अग्नेतवतवाग्ने ज्ञेतवश्रवश्रवस्तवाग्ने ज्ञेतवश्रवः श्रवोवयोवयश्रवश्रवोवय इति दिवयश्रवश्रवोवय इति दिवयोवय इति सिकता सिकता इति वयोवय इति सिकता निसिकता इति निसिकतानि निवपत्येतदेतत्वपतिनि निवपत्येतत् एतद्वैव एतदेतद्वा अग्नेरग्नेर्वा एतदेतद्वा अग्नेः अग्नेरग्नेर्वैश्वानरस्य सोक्तगुं सोक्तं वै ईश्वानरस्याग्नेरग्नेर्वैश्वानरस्य सोक्तम् ईश्वानरस्य सोक्तेनैव वै ईश्वानरं वै ईश्वानरमेव सोक्तेन सोक्तेनैव वै ईश्वानरं सोक्तेनेति सोक्तेनैव वै ईश्वानरं वै ईश्वानरमेवैव वै ईश्वानरमभाव प्रजायन्ते प्रजाः प्रजायन्ते प्रजा इति प्राजाः प्रजा जायन्ते जायन्ते प्रप्रजायन्ते यद्यज्जायन्ते प्रप्रजायन्ते यत् जायन्ते यद्यज्जायन्ते जायन्ते यदेतेनैतेन यज्जायन्ते जायन्ते यदेतेन यदेतेनैतेन यद्यदेतेन सिकताः सिकता एतेन यद्यदेतेन सिकताः एतेन सिकताः सिकता एतेनैतेन सिकता निपपति निपपति सिकता एतेनैतेन सिकता निपपति सिकता निपपति निपपति सिकताः सिकता निपपति प्रजानाम् प्रजानाम् निपपति सिकताः सिकता निपपति प्रजानाम् निपपति प्रजानाम् प्रजानाम् निपपति निपपति प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् निपपति निपपति प्रजानाम् प्रजननाय निपपतीति निपपति प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रजानाम् प्रजननायेन्द्र इन्द्र प्रजननाय प्रजानाम् प्रजानाम् प्रजननायेन्द्रः प्रजानामिति प्राजानाम् प्रजननायेन्द्र इन्द्रः प्रजननाय प्रजननायेन्द्रो वृत्राय वृत्रायेन्द्रः प्रजननाय प्रजननायेन्द्रो वृत्राय प्रजननायेति प्राजननाय वृत्राय वृत्रायेन्द्र इन्द्रो वृत्राय वज्रम् वज्रम् वृत्रायेन्द्र इन्द्रो वृत्राय वज्रम् वृत्राय वज्रम् वज्रम् वृत्राय वृत्राय वज्रम् प्रप्रवज्रम् वृत्राय वृत्राय वज्रम् वज्रम् प्रप्रवज्रम् वज्रम् प्राहरदहरत्प्रवज्रम् वज्रम् प्राहरदहरत्प्राहरत्ससो हरत्प्राहरत्सहरत्सो हरदहरत्सत्रेधा त्रेधासो हरदहरत्सत्रेधा त्रेधा त्रेधाससत्रेधा विवित्रेधास सत्रेधावि त्रेधा विवित्रेधा त्रेधाव्य भवद भवद्वित्रेधा त्रेधाव्य भवद भवद्भवद्विव्य भवत्स्थ्यस्भ्यो भवद्विव्य भवत्स्थ्यः स्थ्यस्भ्यो भवद भवत्स्थ्यस्तृतीयम् तृतीयज्ञस्भ्यो भवद भवत्स्थ्यस्तृतीयम् तृतीयज्ञस्थ्यस्थ्यस्तृतीयगोरथोरथस्तृतीयज्ञस्थ्यस्थ्यस्तृतीयगोरथादेयगोरथोरथस्तृतीयम् तृतीयगोरथस्तृतीयम् तृतीयगोरथस्तृतीयम् तृतीयगोरथस्तृतीयम् तृतीयगोरथोरथस्तृतीयम् योपयोपस्तृतीयगोरथोरथस्तृतीयम् योपः ृतीयम् तृतीयम् योपोयोपस्तृतीयम् ये ये तृतीयम् योपोयोपस्तृतीयम् ये तृतीयम् तृतीयम् येन्दश्शरा अन्तश्शरा ये तृतीयम् तृतीयम् येन्दश्शरा येन्दश्शरान्तश्शरा ये अशीर्यन्ताशीर्यन्ता अशीर्यन्ताशीर्यन्तान्दश्शरा अन्तश्शरा अशीर्यन्ततास्ता अशीर्यन्तान्दश्शरा अन्तश्शरा अशीर्यन्ततान्दश्शरा इत्यन्तः शराः अशीर्यन्ततास्ता अशीर्यन्ताशीर्यन्ततास् शर्करा शर्करास्ता अशीर्यन्ताशीर्यन्ततास् शर्करा शर्करा शर्करास्तास्ता शर्करा अभवन्नभवन् शर्करास्तास्ता शर्करा अभवन् शर्करा अभवन्नभवन् शर्करा शर्करा अभवन्तदभवन् शर्करा शर्करा अभवन्तत् अभवन्तत्तदभवन्नभवन्तच्छर्करानागुं शर्कराणां तदभवन्नभवन्तच्छर्कराणां शर्कराणागुं शर्कराणां तत्त्वच्छर्कराणागुं शर्करत्वगुं शर्करत्वगुं शर्कराणां तत्त्वच्छर्कराणागुं शर्करत्वं शर्करानागुं शर्करत्वगुं शर्करत्वगुं शर्करानागुं शर्करानागुं शर्करत्वं वज्र वज्रः शर्करत्वगुं शर्करानागुं शर्करानागुं शर्करत्वं वज्रः शर्करत्वं वज्र वज्रः शर्करत्वगुं शर्करत्वं वज्रो वै वै वज्रः शर्करत्वगुं शर्करत्वं वज्रो वै शर्करत्वमिति शर्करात्वं वज्रो वै वै वज्रो वज्रो वै शर्करा शर्करा वै वज्रो वज्रो वै शर्करा शर्करा शर्करा वै वै शर्कराः पशुः पशुः शर्करा वै वै शर्कराः पशुः शर्कराः पशुः पशुः शर्कराः शर्कराः पशुरग्निरग्निः पशुः शर्कराः शर्कराः पशुरग्निः पशुरग्निरग्निः पशुः पशुरग्निर्यद्यदग्निः पशुः पशुरग्निर्यत् अग्निर्यद्यदग्निरग्निर्यत् शर्कराभिः शर्कराभिर्यदग् शर्कराभिश्चक्राभिः शर्कराभिर्यज्जच्छर्कराभिरग्निमग्निगौ शर्कराभिर्यज्जच्छर्कराभिरग्निम् शर्कराभिरग्निमग्निगौ शर्कराभिश्चक्राभिरग्निम् परिविनोति परिविनोत्यग्निगौ शर्कराभिश्चक्राभिरग्निम् परिविनोति परिमिनोति परिमिनोत्यग्निमग्निम् परिमिनोति वज्रेण वज्रेण परिमिनोत्यग्निमग्निम् परिमिनोति वज्रेण परिमिनोति वज्रेण वज्रेण परिमिनोति परिमिनोति वज्रेणैवैव वज्रेण परिमिनोति परिमिनोति वज्रेणैव परिमिनोतीति परिमिनोति वज्रेणैवैव वज्रेण वज्रेणैवास्मा अस्मा एव वज्रेण वज्रेणैवास्मै एवास्मा अस्मा एवैवास्मि पशून् पशूनस्मा एवैवास्मि पशूनस्मै पशून् पशूनस्मा अस्मै पशून् परिपरि पशूनस्मा अस्मै पशून् परि पशून् परिपरि पशून् पशून् परिगृह्णाति गृह्णाति परिपशून् पशून् परिगृह्णाति परिगृह्णाति गृह्णाति परिपरि गृह्णाति तस्मात् तस्मात् गृह्णाति परिपरि गृह्णाति तस्मात् गृह्णाति तस्मात् तस्मात् गृह्णाति गृह्णाति तस्मात् वज्रेण वज्रेण तस्मात् गृह्णाति तस्मात् वज्रेण तस्मात् वज्रेण वज्रेण तस्मात् तस्मात् वज्रेण पशवः पशवो वज्रेण तस्मात् तस्मात् वज्रेण पशवः वज्रेण पशवः पशवो वज्रेण वज्रेण पशवः परिगृहीताः परिगृहीताः पशवो वज्रेण वज्रेण पशवः परिगृहीताः पशवः परिगृहीताः परिगृहीताः पशवः पशवः परिगृहीतास्तस्मात् तस्मात् परिगृहीताः पशवः पशवः परिगृहीतास्तस्मात् परिगृहीतास्तस्मात् तस्मात् परिगृहीताः परिगृहीतास्तस्मात् स्थेयान् स्थेयान् तस्मात् परिगृहीताः परिगृहीतास्तस्मात् स्थेयान् परिगृहीता इति परिगृहीताः तस्मात् स्थेयान् स्थेयान् तस्मात् तस्मात् स्थेयानस्थेयसोस्थेयसस्थेयान् तस्मात् तस्मात् स्थेयानस्थेयसः स्थेयानस्थेयसोनास्थेयसोनास्थेयसोनास्थेयसोनास्थेयसोनोपोपनास्थेयसोस्थेयसोनोपोपननोपहरते हरत उपननोपहरते हरते हरत उपोपहरते त्रिसप्ताभिस्त्रिसप्ताभिर्हरत उपोपहरते त्रिसप्ताभिः त्रिसप्ताभिस्त्रिसप्ताभिर्हरते हरते त्रिसप्ताभिः पशुकामस्य पशुकामस्य त्रिसप्ताभिर्हरते हरते त्रिसप्ताभिः पशुकामस्य सप्ताभिः पशुकामस्य पशुकामस्य त्रिसप्ताभिस्त्रिसप्ताभिः पशुकामस्य परिपरि पशुकामस्य त्रिसप्ताभिस्त्रिसप्ताभिः पशुकामस्य परि सप्ताभिरिति त्रि सप्ताभिः पशुकामस्य परिपरि पशुकामस्य पशुकामस्य परिमिनयान् मिलयात् परिपशुकामस्य पशुकामस्य परिमिनयात् पशुकामस्येति पशुकामस्यान् मिलयात् परिपरिमिनयात् सप्त सप्तमिनयात् परिपरिमिनयात् सप्तयात् सप्त सप्तमिनयान् मिनयात् सप्त वै वै सप्तमिनयान् मिनयात् सप्त वै सप्त वै वै सप्त सप्त वै शीर्षण्या शीर्षण्या वै सप्त सप्त वै शीर्षण्या वै शीर्षण्या शीर्षण्या वै वै शीर्षण्या प्राणाः प्राणाः शीर्षण्या वै वै शीर्षण्या प्राणाः शीर्षण्या प्राणाः प्राणाः शीर्षण्या शीर्षण्या प्राणाः प्राणाः प्राणाः इति प्राणाः पशवः पशवः प्राणाः प्राणाः पशवः प्राणै प्राणै पशवः प्राणाः प्राणाः पशवः प्राणै इति प्राणाः प्राणैः प्राणैः पशवः पशवः प्राणैरेवैव प्राणैः पशवः पशवः प्राणैरेव प्राणैरेवैव प्राणैः प्राणैरेवास्मा अस्मा एव प्राणैः प्राणैरेवास्मै प्राणैरिति प्राणै एवास्मा अस्मा एवैवास्मि पशून् पशूनस्मा एवैवास्मि पशूनै पशून् पशूनस्मा अस्मै पशूनवाव पशूनस्मा अस्मै पशूनवा पशूनवाव पशून् पशूनवरुन्धे रुन्धेव पशून् पशूनवरुन्धे रुन्धे रुन्धे वावरुन्धे तृणवाभिस्तृणवाभिरुन्धे वावरुन्धे तृणवाभिः तृणवाभिस्तृणवाभिरुन्धे रुन्धे तृणवाभिर्भ्रातृव्यवतो भ्रातृव्यवतस्तृणवाभिरुन्धे रुन्धे तृणवाभिर्भ्रातृव्यवतः भ्रातृव्यवतो भ्रातृव्यवतस्तृणवाभिस्तृणवाभिर्भ्रातृव्यवतस्त्रिवृतम् त्रिवृतम् भ्रातृव्यवतस्तृणवाभिस्तृणवाभिर्भ्रातृव्यवतस्त्रिवृतम् भ्रातृव्यवतस्त्रिवृतम् त्रिवृतम् भ्रातृव्यवतो भ्रातृव्यवतस्त्रिवृतमेवैव त्रिवृतम् भ्रातृव्यवतो भ्रातृव्यवतस्त्रिवृतमेव भ्रातृव्यव वत इति भ्रातृव्या वतः वृतमेवैव त्रिवृतम् त्रिवृतमेव वज्रम् वज्रमेव त्रिवृतम् त्रिवृतमेव वज्रम् त्रिवृतमिति त्रिवृतम् एव वज्रम् वज्रमेवैव वज्रको संभृत्य संभृत्य वज्रमेवैव वज्रको संभृत्य वज्रको संभृत्य संभृत्य वज्रम् वज्रको संभृत्य भ्रातृव्याय भ्रातृव्याय संभृत्य वज्रम् वज्रको संभृत्य भ्रातृव्याय संभृत्य भ्रातृव्याय भ्रातृव्याय संभृत्य संभृत्य भ्रातृव्याय प्रप्रभ्रातृव्याय संभृत्य संभृत्य भ्रातृव्याय प्रासंभृत्येति संभृत्या भ्रातृव्याय प्रप्रभ्रातृव्याय भ्रातृव्याय प्रहरति हरति प्रभ्रातृव्याय भ्रातृव्याय प्रहरति हरति हरति प्रप्रहरति स्तृत्यै स्तृत्यै हरति प्रप्रहरति स्तृत्यै स्तृत्यै स्तृत्यै हरति हरति स्तृत्या अपरिमिताभिरपरिमिताभिस्तृत्यै हरति हरति स्तृत्या अपरिमिताभिस्तृत्या अपरिमिताभिरपरिमिताभिस्तृत्यै स्तृत्या अपरिमिताभिः परिपर्यपरिमिताभिस्तृत्यै स्तृत्या अपरिमिताभिः परिपर्यपरिमिताभिरपरिमिताभिः परिमिलयान्मिलयात् पर्यपरिमिताभिरपरिमिताभिः परिमिलया अपरिमिताभिरित्यपरिमिताभिः परिमिलयान्मिलयात् परिपरिमिलयादपरिमितस्यापरिमितस्य मिलयात् परिपरिमिलयादपरिमितस्यापरिमितस्य मिलयान्मिलयादपरिमितस्यावरुध्या अवरुध्या अपरिमितस्य मिलयान्मिलयादपरिमितस्यावरुध्यै अपरिमितस्यावरुध्या अवरुध्या अपरिमितस्यापरिमितस्यावरुध्यैयमवरुध्या अपरिमितस्यापरिमितस्यावरुध्यैयम् अपरिमितस्येत्यपरिमितस्यावरुध्यैयमवरुध्या अवरुध्यैयम् कामयेत कामयेत यमवरुध्या अवरुध्यैयम् कामयेत अवरुध्या इत्यवरुध्यै कामयेत कामयेत यञ्जम् कामयेता पशुरपशुः कामयेत यञ्जम् कामयेता पशुः कामयेता पशुरपशुः कामयेत कामयेता पशुस्यात् स्यादपशुः कामयेत कामयेता पशुस्यात् पशुस्यात् स्यादपशुरपशुस्यादिति स्यादपशुरपशुस्यादिति स्यादिति स्यात् स्यादित्यपरिमित्यापरिमित्येति स्यात् स्यादित्यपरिमित्यापरिमित्येतीत्यपरिमितस्यापरिमित्येतीत्यपरिमित्यतस्यापरिमित्यतस्यापरिमित्यापरिमित्यतस्य शर्कराः शर्करास्तस्यापरिमित्यापरिमित्यतस्य शर्कराः हरिमित्येत्यपरि ्यूहेदुहेद्विसिकतास्यगताव्यूहेदुहेद्विव्यूहेदपरिगृहीते परिगृहीत एवैवापरिगृहीत ऊहेदूहेद परिगृहीत एव परिगृहीत एवैवापरिगृहीते परिगृहीत एवास्यापरिगृहीते परिगृहीत एवास्यापरिगृहीत इत्यपरिगृहीते एवास्यास्यैवैवास्य विशोचीनम् विशोचीनमस्यैवैवास्य विशोचीनम् विशोचीनम् विशोचीनमस्यास्य विशोचीनगो रेतो रेतो विशोचीनमस्यास्य विशोचीनगो रेतः विशोचीनगो रेतो रेतो विशोचीनम् विशोचीनगो रेतः परा परा रेतो विशोचीनम् विशोचीनगो रेतः परा रेतः परा परा रेतो रेतः परा सिञ्चति सिञ्चति परा रेतो रेतः परा सिञ्चति सिञ्चति सिञ्चति परा परा सिञ्चत्यपशुरपशुस्सिञ्चति परा परा सिञ्चत्यपशुः सिञ्चत्यपशुरपशुस्सिञ्चति सिञ्चत्यपशुरेवैवापशुस्सिञ्चति सिञ्चत्यपशुरेवापशुरेवैवापशुरपशुरेव भवति भवत्येवापशुरपशुरेव भवति एव भवति भवत्येवैव भवति यञ्जम् भवत्येवैव भवति यम् भवति यञ्जम् भवति भवति यम् कामयेत कामयेत यम् भवति भवति यम् कामयेत कामयेत कामयेत यञ्जम् कामयेत पशुमान् पशुमान् कामयेत यञ्जम् कामयेत पशुमान् कामयेत पशुमान् पशुमान् कामयेत कामयेत पशुमान् स्यात् स्यात् पशुमान् कामयेत कामयेत पशुमान् स्यात् पशुमान् स्यात् स्यात् पशुमान् पशुमान् स्यादिति स्यात् पशुमान् पशुमान् स्यादिति पशुमानिति पशुमान् स्यादिति स्यात् स्यादिति परिमित्य परिमित्येति स्यात् स्यादिति परिमित्य परिमित्य परिमित्येतीति परिमित्य तस्य तस्य परिमित्येतीति परिमित्य तस्य परिमित्य तस्य तस्य परिमित्य परिमित्य तस्य शर्कराः शर्करास्तस्य परिमित्य परिमित्य तस्य शर्करामित्येति परिमित्यास्य शर्कराः शर्करास्तस्य तस्य शर्करास्य कदास्य कदाः शर्करास्तस्य तस्य शर्करास्य कदाः शर्करास्य कदास्य कदाः शर्कराः शर्करास्य कदा विविशकताः शर्कराः शर्करास्य कदा विशकता विविशकतास्य कदा व्यूहे दूहे द्विशकतास्य कदा व्यूहे दूहे दूहे द्विव्यूहेत् परिगृहीते परिगृहीत ऊहेत् द्विव्यूहेत् परिगृहीते परिगृहीते परिगृहीत ऊहे दूहेत् परिगृहीत एवैव परिगृहीत ऊहे दूहेत् परिगृहीत एव परिगृहीत एवैव परिगृहीते परिगृहीत एवास्मा अस्मा एव परिगृहीते परिगृहीत एवास्मै परिगृहीत इति परिगृहीते एवास्मा अस्मा एवैवास्मै समीचीनकं समीचीनमस्मा एवैवास्मै समीचीनम् अस्मै समीचीनको समीचीनमस्मा अस्मै समीचीनको रेतो रेतः समीचीनमस्मा अस्मै समीचीनको रेतः समीचीनको रेतो रेतः समीचीनको समीचीनको रेतः सिञ्चति सिञ्चति रेतः समीचीनको समीचीनको रेतः सिञ्चति रेतः सिञ्चति सिञ्चति रेतो रेतः सिञ्चति पशुमान् पशुमान् सिञ्चति रेतो रेतः सिञ्चति पशुमान् पशुमान् पशुमान् सिञ्चति सिञ्चति पशुमानेवैव पशुमान् सिञ्चति सिञ्चति पशुमाने पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमानेव भवति भवत्येवैव भवति सौम्या सौम्या भवत्येवैव भवति सौम्या सौम्या सौम्या भवति भवति सौम्या विवि सौम्या भवति भवति सौम्या वि सौम्या विवि सौम्या सौम्या व्योहत्योहति वि सौम्या सौम्या व्योहति व्योहत्योहति विव्योहति सोमः सोम ऊहति ्योहति सोमः ऊहति सोमः सोम ऊहत्योहति सोमो वै वै सोम ऊहत्योहति सोमो वै सोमो वै वै सोमः सोमो वै रेतो धारेतो धा वै सोमः सोमो वै रेतो धा रेतो धारेतो धा वै वै रेतो धारेतो रेतो रेतो धा वै वै रेतो धारेतः रेतो धारेतो रेतो रेतो धारेतो धारेत एवैव रेतो रेतो धारेतो धारेत एव रेतो धा इति रेतः धाः रेत एवैव रेतो रेत एव तत्तदेव रेतो रेत एव तत् एव तत्तदेवैव तत्तधाति तथाति तदेवैव तत्तधाति धाति तथाति तत्तत्तधाति गायत्र्या गायत्र्या तथाति तत्तत्तधाति गायत्र्या धाति गायत्र्या गायत्र्या तथाति तथाति गायत्र्या ब्राह्मणस्य ब्राह्मणस्य गायत्र्या तथाति तथाति गायत्र्या ब्राह्मणस्य गायत्र्या ब्रा ब्राह्मणस्य ब्राह्मणस्य गायत्र्या गायत्र्या ब्राह्मणस्य गायत्रो गायत्रो ब्राह्मणस्य गायत्र्या गायत्र्या ब्राह्मणस्य गायत्रः ब्राह्मणस्य गायत्रो गायत्रो ब्राह्मणस्य ब्राह्मणस्य गायत्रो हि गायत्रो ब्राह्मणस्य ब्राह्मणस्य गायत्रो हि गायत्रो हि गायत्रो गायत्रो हि ब्राह्मणो ब्राह्मणो हि गायत्रो गायत्रो हि ब्राह्मणः ब्राह्मणो ब्राह्मणो हि ब्राह्मणस्तिष्ठुभा तिष्ठुभा ब्राह्मणो हि ब्राह्मणस्तिष्ठुभा ब्राह्मणस्तिष्ठुभा तिष्ठुभा ब्राह्मणो ब्राह्मणस्तिष्ठुभा राजन्यस्य राजन्यस्य तिष्ठुभा ब्राह्मणो ब्राह्मणस्तिष्ठुभा राजन्यस्य तिष्ठुभा राजन्यस्य राजन्यस्य तिष्ठुभा तिष्ठुभा राजन्यस्य त्रैष्ठुभस्त्रैष्ठुभो राजन्यस्य तिष्ठुभा तिष्ठुभा राजन्यस्य त्रैष्ठुभा राजन्यस्य त्रैष्ठुभस्त्रैष्ठुभो राजन्यस्य राजन्यस्य त्रैष्ठुभो हि त्रैष्ठुभो राजन्यस्य राजन्यस्य त्रैष्ठुभो हि त्रैष्ठुभो हि त्रैष्ठुभस्त्रैष्ठुभो हि राजन्यो राजन्यो हि त्रैष्ठुभस्त्रैष्ठुभो हि राजन्यः राजन्यो राजन्यो हि राजन्यश्चयुगो शयुगो राजन्यो हि राजन्यश्चयुं राजन्यश्चयुगो शयुगो राजन्यो राजन्यश्चयुं बारहस्पत्यं बारहस्पत्यगो शयुगो राजन्यो राजन्यश्चयुं बारहस्पत्यं शयुं बारहस्पत्यं बारहस्पत्यगो शयुगो शयुं बारहस्पत्यं मेधो मेधो बारहस्पत्यगो शयुगो शयुं बारहस्पत्यं मेधः शयुमिति शं युम् बारहस्पत्यम् मेधो मेधो बारहस्पत्यम् बारहस्पत्यम् मेधो नन मेधो बारहस्पत्यम् बारहस्पत्यम् मेधो न मेधो नन मेधो मेधो नोपोपन मेधो मेधो नोप नोपोपन नोप नमद नमधुपन नोप नमद नमद नमधुपोप नमत्सो नमधुपोप नमत्सः नमत्सो नमद नमत्सो अग्निमग्निगुंसो नमद नमत्सो अग्निंसो अग्निमग्निगुंससो अग्निम् प्राग्निगुंससो अग्निम् प्राग्निम् प्राग्निमग्निम् प्राविशत विशत्प्राग्निमग्निम् प्राविशत् प्राविशत विशत्र प्राविशत्सो विशत्र प्राविशत्सः विशत्सो विशद विशत्सो अग्नेरग्नेस्व विशद विशत्सो अग्ने अग्नेरग्नेस्वसो अग्नेः कृष्णः कृष्णोऽग्नेस्वसो अग्नेः कृष्णः अग्नेः कृष्णः कृष्णोऽग्नेरग्नेः कृष्णो रूपकम् रूपम् कृष्णोऽग्नेरग्नेः कृष्णो रूपम् कृष्णो रूपकम् रूपम् कृष्णः कृष्णो रूपम् कृत्वा कृत्वा रूपम् कृष्णः कृष्णो रूपम् कृत्वा कृत्वा रूपारूपकम् रूपम् कृत्वोदुत्कृत्वा रूपकम् रूपम् कृत्वोदुत्कृत्वा कृत्वोदायतायतोत्कृत्वा कृत्वोदायतायतोदुदायतसहायतोदुदायतसहायतसहायतायतसोऽश्वमश्वंसायतायतसोऽश्वमश्वकुंसोऽश्वम् प्राश्वकुंसोऽश्वम् प्राविशदविशत्प्राश्वमश्वम् प्राविशत् प्राविशदविशत्प्राविशत्सो विशत्प्राविशत्सः विशत्सो विशद विशत्सोऽश्वस्याश्वस्य सो विशद विशत्सोऽश्वस्य सोऽश्वस्याश्वस्य सोऽश्वस्यावान्तरशपो वान्तरशपोऽश्वस्य सोऽश्वस्यावान्तरशपः अश्वस्यावान्तरशपो वान्तरशपोऽश्वस्याश्वस्यावान्तरशपो भवद भवदवान्तरशपोऽश्वस्याश्वस्यावान्तरशपो भवद् वान्तरशपो भवद भवदवान्तरशपो वान्तरशपो भवद्यद्यद भवदवान्तरशपो वान्तरशपो भवद्यत् वान्तरशफ इत्यवान्तराशफः भवद्यद्यद भवद भवद्यदश्वमश्वयद भवद भवद्यदश्वम् यदश्वमश्वयद्यदश्वमाक्रमयत्याक्रमयत्यश्वयद्यदश्वमाक्रमयति श्वमाक्रमयत्याक्रमयत्यश्वमश्वमाक्रमयति यो य आक्रमयत्यश्वमश्वमाक्रमयति यः आक्रमयति यो य आक्रमयत्याक्रमयति य एवैव य आक्रमयत्याक्रमयति य एव आक्रमयतीत्याक्रमयति एवैव यो य एव मेधो मेध एव यो य एव मेधः एव मेधो मेध एवैव मेधोऽश्वमश्वम् मेध एवैव मेधोऽश्वम् मेधोऽश्वमश्वम् मेधो मेधोऽश्वम् प्राश्वम् मेधो मेधोऽश्वम् प्राश्वम् प्राश्रमश्वम् प्राविशद विशत्प्राश्रमश्वम् प्राविशत् प्राविशद विशत्प्राविशत्तन्तमविशत्प्राविशत्तम् अविशत्तन्तमविशद विशत्तमेवैव तमविशद विशत्तमेव तमेवैव तन्तमेव वैव तन्तमेव वैवैवा वरुन्धे रुन्धे वैवैवा वरुन्धे रुन्धे रुन्धे वावरुन्धे प्रजापतिना प्रजापतिना रुन्धे वावरुन्धे प्रजापतिना प्रजापतिना प्रजापतिना रुन्धे रुन्धे प्रजापतिनाग्निरग्निः प्रजापतिना रुन्धे रुन्धे प्रजापतिनाग्निः प्रजापतिनाग्निरग्निः प्रजापतिना प्रजापतिनाग्निश्चेतव्यश्चेतव्योऽग्निः प्रजापतिना प्रजापतिनाग्निश्चेतव्यः प्रजापतिनेति प्रजापतिनाग्निश्चेतव्यश्चेतव्यो ओग्निरग्निश्चेतव्य इति चेतव्यो ओग्निरग्निश्चेतव्य इति चेतव्य इति चेतव्यश्चेतव्य इत्याहुराहुरिति चेतव्यश्चेतव्य इत्याहुराहुरिति इत्याहुः प्राजापत्यः प्राजापत्य आहुरिति इत्याहुः प्राजापत्यः आहुः प्राजापत्यः प्राजापत्य आहुराहुः प्राजापत्योऽश्वोऽश्वः प्राजापत्य आहुराहुः प्राजापत्योऽश्वः प्राजापत्योऽश्वोऽश्वः प्राजापत्यः प्राजापत्योऽश्वो यद्यदश्वः प्राजापत्यः प्राजापत्योऽश्वो यद् प्राजापत्य इति प्राजापत्यः अश्वो यद्यदश्वोऽश्वो यदश्वमश्वयदश्वोऽश्वो यदश्वम् यदश्वमश्वयद्यदश्वमाक्रमयत्याक्रमयत्यश्वयद्यदश्वमाक्रमयति अश्वमाक्रमयत्याक्रमयत्यश्वमश्वमाक्रमयति प्रजापतिना प्रजापतिनाक्रमयत्यश्वमश्वमा क्रमयति प्रजापतिना क्रमयति प्रजापतिना प्रजापतिना क्रमयत्याक्रमयति प्रजापतिनैवैव प्रजापतिना क्रमयत्याक्रमयति प्रजापतिनैव क्रमयतीत्याक्रमयति प्रजापतिनैवैव प्रजापतिना प्रजापतिनैवाग्निमग्निमेव प्रजापतिना प्रजापतिनैवाग्निम् प्रजापतिनेति प्रजापतिना एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुतेऽग्निमग्निम् चिनुते पुष्करपर्णम् पुष्करपर्णम् चिनुतेऽग्निमग्निम् चिनुते पुष्करपर्णम् चिनुते पुष्करपर्णम् पुष्करपर्णम् चिनुते चिनुते पुष्करपर्णमुपोप पुष्करपर्णम् चिनुते चिनुते पुष्करपर्णमुप पुष्करपर्णमुपोप पुष्करपर्णम् पुष्करपर्णमुपदधाति दधात्युप पुष्करपर्णम् पुष्करपर्णमुपदधाति पुष्करपर्णमिति पुष्करपर्णम् उपदधाति दधात्युपोपदधाति यो निर्यो निर्दधात्युपोपदधाति योनिः धातियो निर्यो निर्दधाति दधाति यो निर्वैवै यो निर्दधाति दधाति यो निर्वै यो निर्वैवै यो निर्यो निर्वा अग्नेरग्नेर्वै यो निर्यो निर्वा अग्नेः अग्नेरग्नेर्वैवा अग्नेः पुष्करपर्णम् पुष्करपर्णमग्नेर्वैवा अग्नेः पुष्करपर्णम् अग्नेः पुष्करपर्णम् पुष्करपर्णमग्नेरग्नेः पुष्करपर्णगुंसयोनिगुंसयोनिम् पुष्करपर्णमग्नेरग्नेः पुष्करपर्णगुंसयोनिम् पुष्करपर्णगुंसयोनिगुंसयोनिम् पुष्करपर्णम् पुष्करपर्णगुंसयोनिमेवैव सयोनिम् पुष्करपर्णम् पुष्करपर्णगुंसयोनिमेव पुष्करपर्णमिति पुष्करपर्णम् सयोनिमेवैव सयोनिगुंसयोनिमेवाग्निमग्निमेव सयोनिगुंसयोनिमेवाग्निम् सयोनिमिति सा योनिम् ैवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुतेऽग्निमग्निम् चिनुते पामपाञ्चिनुतेऽग्निमग्निम् चिनुते पाते पामपाञ्चिनुते चिनुते पाम् पृष्ठम् पृष्ठमपाञ्चिनुते चिनुते पाम् पृष्ठम् अपाम् पृष्ठम् पृष्ठमपामपाम् पृष्ठमस्यसि पृष्ठमपामपाम् पृष्ठमसि पृष्ठमस्यसि पृष्ठम् पृष्ठमसीतीत्यसि पृष्ठम् पृष्ठमसीति सीतीत्यस्यसीत्युपोपेत्यस्यसि ्युपोपेतीत्युपदधाति दधात्युपेतीत्युपदधाति दधात्युपोपदधात्यपामपान् दधात्युपोपदधात्यपाम् दधात्यपामपान् दधाति दधात्यपां वै वा अपान् दधाति दधात्यपां वै पां वै वा अपामपां वा एतदेतद्वा अपामपां वा एतत् एतदेतद्वैवा एतत्पृष्ठम् पृष्ठमेतद्वै वा एतत्पृष्ठम् एतत्पृष्ठम् पृष्ठमेतदेतत्पृष्ठम् यद्यत्पृष्ठमेत ेतत्पृष्ठञ्यत् पृष्ठं यद्यत्पृष्ठम् पृष्ठं यत्पुष्करपर्णम् पुष्करपर्णं यत्पृष्ठम् पृष्ठं यत्पुष्करपर्णम् यत्पुष्करपर्णम् पुष्करपर्णं यद्यत्पुष्करपर्णगो रूपेण रूपेण पुष्करपर्णं यद्यत्पुष्करपर्णगो रूपेण पुष्करपर्णगो रूपेण रूपेण पुष्करपर्णम् पुष्करपर्णगो रूपेणैवैव रूपेण पुष्करपर्णम् पुष्करपर्णगो रूपेणैव पुष्करपर्णमिति पुष्करपर्णम् रूपेणैवैव रूपेण रूपेणैवैन देन देवरूपेण रूपेणैवैनत् देवैन देन देवैवैनदुपोपैन देवैवैनदुपैनदुपोपैन देनदुपदधाति दधात्युपैन देनदुपदधाति दधाति दधात्युपोपदधाति दधातीति दधाति ब्रह्मजिज्ञानम् ब्रह्म ब्रह्मजिज्ञानमिति जज्ञानम् ब्रह्म ब्रह्मजिज्ञानमिति जज्ञानमितीति जज्ञानम् जज्ञानमिति रुक्मगो रुक्ममिति जज्ञानम् जज्ञानमिति रुक्मम् रुक्मगो रुक्मिति रुक्ममुपोप रुक्ममिति रुक्ममुप रुक्ममुपोप रुक्मगो रुक्ममुपदधाति दधात्युप रुक्मगो रुक्ममुपदधाति दधाति दधात्युपोपदधाति ब्रह्ममुखा ब्रह्ममुखा दधात्युपोपदधाति ब्रह्ममुखा ब्रह्ममुखा ब्रह्ममुखा दधाति दधाति ब्रह्ममुखा वै वै ब्रह्ममुखा दधाति दधाति ब्रह्ममुखा वै ब्रह्ममुखा वै वै ब्रह्ममुखा ब्रह्ममुखा वै प्रजापतिः प्रजापतिर्वै ब्रह्ममुखा ब्रह्ममुखा वै प्रजापतिः ब्रह्ममुखा इति ब्रह्ममुखाः प्रजापतिः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजापतिर्वै वै प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता प्रजापतिरिति प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजा असृजत ब्रह्ममुखा ब्रह्ममुखा असृजत प्रजाः प्रजा सृजत ब्रह्ममुखा इति प्राजाः सृजत ब्रह्ममुखा ब्रह्ममुखा असृजता सृजत ब्रह्ममुखा एवैव ब्रह्ममुखा असृजता सृजत ब्रह्ममुखा एव ब्रह्ममुखा एवैव ब्रह्ममुखा ब्रह्ममुखा एव तत्तदेव ब्रह्ममुखा ब्रह्ममुखा एव तत् ब्रह्ममुखा इति ब्रह्मा मुखाः एव तत्तदेवैव तत्प्रजाः प्रजास्तदेवैव तत्प्रजाः प्रजाः प्रजास्तत्तत्प्रजा यजमानो यजमानः प्रजास्तत्तत्प्रजा यजमानः यजमानो यजमानः प्रजाः प्रजा यजमानः सृजते सृजते यजमानः प्रजाः प्रजा यजमानः सृजते प्रजा इति प्राजाः यजमानः सृजते सृजते यजमानो यजमानः सृजते ब्रह्म ब्रह्म सृजते यजमानो यजमानः सृजते ब्रह्म ब्रह्म ब्रह्म सृजते सृजते ब्रह्म जिज्ञानं जिज्ञानं ब्रह्म सृजते सृजते ब्रह्म जिज्ञानं ब्रह्म जिज्ञानं जिज्ञानं ब्रह्म ब्रह्म जिज्ञानमिति जिज्ञानं ब्रह्म ब्रह्म जिज्ञानमिति जिज्ञानमिति जिज्ञानं जिज्ञानमित्याह हेति जिज्ञानं जिज्ञानमित्याह इत्याह हेदित्याह तस्मात् तस्मादाहेदित्याह तस्मात् तस्मात् तस्मादाह तस्मात् ब्राह्मणो ब्राह्मणस्तस्मादाह तस्मात् ब्राह्मणः ब्राह्मणो ब्राह्मणस्तस्मात् तस्मात् ब्राह्मणो मुख्यो मुख्यो ब्राह्मणस्तस्मात् तस्मात् ब्राह्मणो मुख्यः ब्राह्मणो मुख्यो मुख्यो ब्राह्मणो ब्राह्मणो मुख्यः मुख्यो मुख्यः यो भवति भवति मुख्यो मुख्यो भवति यो यो भवति मुख्यो मुख्यो भवति यः यो यो भवति भवति य एवमेवं यो भवति भवति य एवं य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद ब्रह्मवादिनो ब्रह्मवादिनो वेदैवमेवं वेद ब्रह्मवादिनः वेद ब्रह्मवादिनो ब्रह्मवादिनो वेद वेद ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो वेद वेद ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति न वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति न ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति न वदन्ति वदन्ति न पृथिव्यां पृथिव्यान्न वदन्ति वदन्ति न पृथिव्यां पृथिव्यां पृथिव्यान्न पृथिव्यान्न पृथिव्यान्न पृथिव्यान्न पृथिव्यान्न पृथिव्यां पृथिव्यान्नान्तरिक्षेन्तरिक्षेण पृथिव्यां पृथिव्यान्नान्तरिक्षेन्तरिक्षेणनान्तरिक्षेणनान्तरिक्षेणनान्तरिक्षेणनान्तरिक्षेणनान्तरिक्षेण दिवि दिविनान्तरिक्षेन्तरिक्षेण दिवि दिवि दिविनन दिव्यग्निरग्निर्दिविनन दिव्यग्निः दिव्यग्निरग्निर्दिवि दिव्यग्निश्चेतव्यश्चेतव्यो अग्निर्दिवि दिव्यग्निश्चेतव्यः निश्चेतव्यश्चेतव्यो अग्निरग्निश्चेतव्य इति चेतव्यो अग्निरग्निश्चेतव्य इति चेतव्य इति चेतव्यश्चेतव्य इति यद्यदिति चेतव्यश्चेतव्य इति यत् यद्यदिति यत्पृथिव्यां पृथिव्यां यदिति यत्पृथिव्यां पृथिव्यां पृथिव्यां यद्यत् पृथिव्यां चिन्वेद चिन्वेद पृथिव्यां यद्यत् पृथिव्यां चिन्वेद चिन्वेद चिन्वेद पृथिव्यां पृथिव्यां चिन्वेद पृथिवीं पृथिवीं चिन्वेद पृथिव्यां पृथिव्यां चिन्वेद पृथिवीं पृथिवीं चिन्वेद चिन्वेद पृथिवी गोशुचा शुचा पृथिवीं चिन्वेद चिन्वेद पृथिवी गोशुचा पृथिवी गोशुचा शुचा पृथिवीं पृथिवी गोशुचार्पजे दर्पयेच्छुचा पृथिवीं पृथिवी गोशुचार्पजे शुचार्पजे दर्पयेच्छुचा शुचार्पयेन्नार्पयेच्छुचा शुचार्पयेन्नार्पयेन्नार्पजे दर्पयेन्नौषधय ओषधयो नार्पजे दर्पयेन्नौषधयः औषधय ओषधयो ननौषधयो ननौषधयो ननौषधयो न औषधयो ननौषधय ओषधयो न वनस्पतयो वनस्पतयो नौषधय ओषधयो न वनस्पतयः वनस्पतयो वनस्पतयो नन वनस्पतयः प्रवणस्पतयो नन वनस्पतयः प्रास्पतयः प्रवणस्पतयो वनस्पतयः प्रजायेरञ्जायेरं प्रवणस्पतयो वनस्पतयः प्रजायेरं प्रजायेरञ्जायेरं प्रजायेरनु यद्यज्जायेरं प्रजायेरनु यत् जायेरनु यद्यज्जायेरञ्जायेरनु यदन्तरिक्षेऽन्तरिक्षे यज्जायेरञ्जायेरनु यदन्तरिक्षे अन्तरिक्षेऽन्तरिक्षे यद्यदन्तरिक्षे चिन्वीत चिन्वीतान्तरिक्षे यद्यदन्तरिक्षे चिन्वीतान्तरिक्षे चिन्वीत चिन्वीतान्तरिक्षेन्तरिक्षे चिन्वीतान्तरिक्षमन्तरिक्षम् चिन्वीतान्तरिक्षेन्तरिक्षे चिन्वीतान्तरिक्षम् चिन्वीतान्तरिक्षमन्तरिक्षम् चिन्वीत चिन्वीतान्तरिक्षगोशुचाशुचान्तरिक्षम् चिन्वीत मनोपदध्यात्पशूनामित्यातृण्णम् मनोपदध्यात्पशूनाम् पशूनामनोपदध्यादनोपदध्यात्पशूनाञ्च च पशूनामनोपदध्यादनोपदध्यात्पशूनाञ्च नोपदध्यादित्यनु उपदध्याद् नाञ्च च पशूनाम् पशूनाञ्चैदमानस्यैदमानस्य च पशूनाम् पशूनाञ्चैदमानस्य चैदमानस्य च प्राणम् प्राणम् चैदमानस्यैदमानस्य च प्राणम् च प्राणम् प्राणम् च प्राणमप्यपि प्राणम् च प्राणमपि प्राणमप्यपि प्राणम् प्राणमपि दध्यात् दध्यादपि प्राणम् प्राणमपि दध्यामिति प्राणम् अपि दध्यात् दध्यादप्यपि दध्यात् दक्षिणतो दक्षिणतो दध्यादप्यपि दध्यात् दक्षिणतः दध्यात् दक्षिणतो दक्षिणतो दध्यात् दध्यात् दक्षिणतः प्राञ्चम् प्राञ्चम् दक्षिणतो दध्यात् दध्यात् दक्षिणतः प्राञ्चम् दक्षिणतः प्राञ्चम् प्राञ्चम् दक्षिणतो दक्षिणतः प्राञ्चमुपोप प्राञ्चम् दक्षिणतो दक्षिणतः प्राञ्चमुप प्राञ्चमुपोप प्राञ्चम् प्राञ्चमुप दधाति दधात्युप प्राञ्चम् प्राञ्चमुप दधाति दधाति दधात्युपोप दधाति दाधार दाधार दधात्युपोप दधाति दाधार दधाति दाधार दाधार दधाति दधाति दाधार यजमानलोकम् यजमानलोकम् दाधार दधाति दधाति दाधार यजमानलोकम् दाधार यजमानलोकम् यजमानलोकम् दाधार दाधार यजमानलोकम् नन यजमानलोकम् दाधार दाधार यजमानलोकम् यजमानलोकम् नन यजमानलोकम् यजमानलोकम् न पशूनाम् पशूनान् न यजमानलोकम् यजमानलोकम् न पशूनालोकमिति यजमानालोकम् न पशूनाम् पशूनान्न न पशूनाञ्च च पशूनान्न न पशूनाञ्च पशूनाञ्च च पशूनाम् पशूनाञ्चैदमानस्यैदमानस्य च पशूनाम् पशूनाञ्चैदमानस्यैदमानस्यैदमानस्य च चैदमानस्य च चैदमानस्य च चैदमानस्य च मानस्य च चैदमानस्यैदमानस्य च प्राणम् प्राणम् चैदमानस्यैदमानस्य च प्राणम् च प्राणम् प्राणम् च प्राणमप्यपि प्राणम् च प्राणमपि प्राणमप्यपि प्राणम् प्राणमपि दधाति दधात्यपि प्राणम् प्राणमपि दधाति प्राणमिति प्राणम् अपि दधाति दधात्यप्यपि दधात्यथो अथो दधात्यप्यपि दधात्यथो दधात्यथो अथो दधाति दधात्यथो खल् खल्वथो दधाति दधात्यथो खलु खल्वथो अथो खल्विष्टकाजा इष्टकाजा खल्वथो अथो खल्विष्टकाजा अथो इत्यथो खल्विष्टकाजा इष्टकाजा खलु खल्विष्टकाजा आतृण्णमातृण्णमिष्टकाजा खलु खल्विष्टकाजा आतृण्णम् इष्टकाया आतृण्णमातृण्णमिष्टकाया इष्टकाया आतृण्णमन्मनातृण्णमिष्टकाया इष्टकाया आतृण्णमनु आतृण्णमन्मन् मातृण्णमातृण्णमनुपोपान् मातृण्णमातृण्णमनुप मातृण्णमित्यातृण्णम् अनुपोपान्मनोपदधाति दधात्युपान्मनोपदधाति दधाति दधात्युपोपदधाति प्राणानाम् प्राणानाम् दधात्युपोपदधाति प्राणानाम् दधाति प्राणानाम् प्राणानाम् दधाति दधाति प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानाम् दधाति दधाति प्राणानामुत्सृष्ट्यै प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्यै द्रप्सो द्रप्स उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्टि द्रप्सा प्राणानामिति प्राणाना सृष्टि द्रप्सो द्रप्स उत्सृष्ट्या उत्सृष्टि द्रप्सश्च स्कन्दरस्कन्दद्रप्स उत्सृष्ट्या उत्सृष्टि द्रप्सश्च स्कन्दृष्ट्यैश्च स्कन्दरस्कन्दद्रप्सो द्रप्सश्च स्कन्देदीति च स्कन्दद्रप्सो द्रप्सश्च स्कन्देति स्कन्देदीति च स्कन्दज स्कन्देत्य भीतिस्कन्दस्कन्देत्यभीत्यभ्यभीदित्यभिमृशति मृषत्यभीतीत्यभिमृशति अभिमृशति मृषत्यभ्यभिमृशति होत्रासु मृषति मृषति होत्रास्वेव होत्रासु मृषति मृषति होत्रास्वेवैन मेनमेव होत्रासु होत्रास्वेवैनम् मे वै वैनम् प्रति प्रत्येनमे वै वैनम् प्रति एनम् प्रति प्रत्येनमेनम् प्रतिष्ठापयति स्थापयति प्रत्येनमेनम् प्रतिष्ठापयति प्रतिष्ठापयति स्थापयति प्रति प्रतिष्ठापयति सृजौ सृजौ स्थापयति प्रति प्रतिष्ठापयति सृजौ सृजौ सृजौ स्थापयति स्थापयति सृजावुपोपसृजौ स्थापयति स्थापयति सृजावुपसृजावुपोपसृजौ सृजावुपदधाति दधात्युपसृजौ सृजावुपदधाति दधाति दधात्युपोपदधात्याज्यस्याज्यस्य दधात्युपोपदधात्याज्यस्याज्यस्य दधाति दधात्याज्यस्य पूर्णाम् पूर्णामाज्यस्य दधाति दधात्याज्यस्य पूर्णाज्यस्य पूर्णाम् पूर्णामाज्यस्याज्यस्य पूर्णाङ्गार्ष्मर्यमयीङ्गार्ष्मर्यमयीम् पूर्णामाज्यस्याज्यस्य पूर्णाङ्गार्ष्मर्यमयीम् पूर्णाङ्गार्ष्मर्यमयीङ्गार्ष्मर्यमयीम् पूर्णाम् पूर्णाङ्गार्ष्मर्यमयीम् दध्नदध्नकार्ष्मर्यमयीम् पूर्णाम् पूर्णाङ्गार्ष्मर्यमयीम् दध्नार्ष्मर्यमयीम् दध्नोदध्नकार्ष्मर्यमयीङ्गार्ष्मर्यमयीम् दध्नः पूर्णाम् पूर्णाम् दध्नकार्ष्मर्यमयीङ्गार्ष्मर्यमयीम् दध्नः पूर्णार्ष्मर्यमयीमिति कार्ष्मर्यामयी दध्नः पूर्णाम् पूर्णान् दध्नो दध्नः पूर्णामौदुम्बरी मौदुम्बरीम् पूर्णान् दध्नो दध्नः पूर्णामौदुम्बरी पूर्णामौदुम्बरी मौदुम्बरीम् पूर्णाम् पूर्णामौदुम्बरीमियमियमौदुम्बरीम् पूर्णाम् पूर्णामौदुम्बरीमियम् औदुम्बरीमियमियमौदुम्बरी मौदुम्बरीमियम् वै वा इयमौदुम्बरी मौदुम्बरीमियम् वै इयम् वै वा इयमियम् वै कार्ष्मर्यमयी कार्ष्मर्यमयी वा इयमियम् वै कार्ष्मर्यमयी कार्ष्मर्यमयी कार्ष्मर्यमयी वै वै कार्ष्मर्यमय्यसावसौ कार्ष्मर्यमयी वै वै कार्ष्मर्यमय्यसौ कार्ष्मर्यमय्यसावसौ कार्ष्मर्यमयी कार्ष्मर्यमय्यसावौदुम्बर्यौदुम्बर्यसौ कार्ष्मर्यमयी कार्ष्मर्यमय्यसावौदुम्बरी कार्ष्मर्यमयीति कार्ष्मर्यामयी सावौदुम्बर्यौदुम्बर्यसावसावौदुम्बरी मे इमे औदुम्बर्यसावसावौदुम्बरी मे औदुम्बरी मे इमे औदुम्बर्यौदुम्बरी मे एवैवे मे औदुम्बर्यौदुम्बरी मे एवा एवैवे मे इमे एवोपोपैवे मे इमे एवोप मे इति मे एवोपोपैवैवोपधत्ते धत्त उपैवैवोपधत्ते धत्त उपोपधत्ते तूष्णीन् तूष्णीन् धत्त उपोपधत्ते तूष्णीन्धत्ते तूष्णीन् तूष्णीन् धत्ते धत्ते तूष्णीमुपोपतूष्णीन् धत्ते धत्ते तूष्णीमुप तूष्णीमुपोपतूष्णीन् तूष्णीमुपदधाति दधात्युपतूष्णीन् तूष्णीमुपदधाति उपदधाति दधात्युपोपदधाति न दधात्युपोपदधाति न दधाति दधाति न हि न दधाति दधाति न हि हि न हि मे इमे हि न हि मे इमे इमे हि हि मे यजुषा यजुषे मे हि हि मे यजुषा मे यजुषा यजुषे मे इमे यजुषाप्तमाप्तं यजुषे मे इमे यजुषाप्तम् इमे इति मे यजुषाप्तमाप्तं यजुषा यजुषाप्तमर्हत्यर्हत्याप्तं यजुषा यजुषाप्तमर्हति आप्तमर्हत्यर्हत्याप्तमाप्तमर्हति दक्षिणां दक्षिणामर्हत्याप्तमाप्तमर्हति दक्षिणार्हति दक्षिणां दक्षिणामर्हत्यर्हति दक्षिणाङ्गार्ष्मर्यमयीङ्गार्ष्मर्यमयीं दक्षिणामर्हत्यर्हति दक्षिणाङ्गार्ष्मर्यमयी दक्षिणाङ्गार्ष्मर्यमयीङ्गार्ष्मर्यमयीन् दक्षिणां दक्षिणाङ्गार्ष्मर्यमयीमुत्तरामुत्तराङ्गार्ष्मर्यमयीन् दक्षिणां दक्षिणाङ्गार्ष्मर्यमयीमुत्तरामुत्तराङ्गार्ष्मर्यमयीङ्गार्ष्मर्यमयीमुत्तरामोदुम्बरी मोदुम्बरीमुत्तराङ्गार्ष्मर्यमयीङ्गार्ष्मर्यमयीमुत्तरामोदुम्बरी कार्ष्मर्यामयीमुत्तरामोदुम्बरी मोदुम्बरीमुत्तरामुत्तरामोदुम्बरीं तस्मादौदुम्बरीमुत्तरामुत्तरामोदुम्बरीं तस्मात् उदुम्बरीन् तस्मादौदुम्बरी मोदुम्बरीन् तस्मादस्या अस्यास्तस्मादौदुम्बरी मोदुम्बरीन् तस्मादस्याः तस्मादस्या अस्यास्तस्मात् तस्मादस्या उत्तराज्यस्य पूर्णाम् पूर्णामाज्यस्योत्तरोत्तराज्यस्य पूर्णाज्यस्य पूर्णाम् पूर्णामाज्यस्याज्यस्य पूर्णाङ्कार्ष्मर्यमयीम् पूर्णामाज्यस्याज्यस्य पूर्णाङ्कार्ष्मर्यमयीम् पूर्णाम् पूर्णाङ्गार्ष्मर्यमयीम् वज्रो वज्रःकार्ष्मर्यमयीम् पूर्णाम् पूर्णाङ्गार्ष्मर्यमयीम् वज्रःकार्ष्मर्यमयीम् वज्रो वज्रःकार्ष्मर्यमयीम् कार्ष्मर्यमयीम् वज्रो वै वै वज्रःकार्ष्मर्यमयीम् कार्ष्मर्यमयीम् वज्रो वै कार्ष्मर्यमयीमिति कार्ष्मर्यामयी वज्रो वै वै वज्रो वज्रो वा आज्यमाज्यम् वै वज्रो वज्रो वा आज्यम् आज्यमाज्यम् वै वा आज्यम् वज्रो वज्र आज्यम् वै वा आज्यम् वज्रः आज्यम् वज्रो वज्र आज्यमाज्यम् वज्रः कार्ष्मर्यः कार्ष्मर्यो वज्र आज्यमाज्यम् वज्रः कार्ष्मर्यः वज्रः कार्ष्मर्यः कार्ष्मर्यो वज्रो वज्रः कार्ष्मर्यो वज्रेण वज्रेण कार्ष्मर्यो वज्रो वज्रः कार्ष्मर्यो वज्रेण कार्ष्मर्यो वज्रेण वज्रेण कार्ष्मर्यः कार्ष्मर्यो वज्रेणैवैव वज्रेण कार्ष्मर्यः कार्ष्मर्यो वज्रेणैव वज्रेणैवैव वज्रेण वज्रेणैव यज्ञस्य यज्ञस्यैव वज्रेण वज्रेणैव यज्ञस्यैव यज्ञस्य यज्ञस्यैवैव यज्ञस्य दक्षिणतो दक्षिणतो यज्ञस्यैवैव यज्ञस्य दक्षिणतः यज्ञस्य दक्षिणतो दक्षिणतो यज्ञस्य यज्ञस्य दक्षिणतो रक्षागुंसि रक्षागुंसि दक्षिणतो यज्ञस्य यज्ञस्य दक्षिणतो रक्षागुंसि दक्षिणतो रक्षागुंसि रक्षागुंसि दक्षिणतो दक्षिणतो रक्षागस्य पाप रक्षागुंसि दक्षिणतो दक्षिणतो रक्षागस्य पाप रक्षागस्य पाप रक्षागुंसि रक्षागस्य पहन्ति हन्त्य परक्षागुंसि रक्षागस्य पहन्ति अपहन्ति हन्त्य पाप हन्ति दध्नो दध्नो हन्त्य पाप हन्ति दध्नः हन्ति दध्नो दध्नो हन्ति हन्ति दध्नः पूर्णाम् पूर्णान् दध्नो हन्ति हन्ति दध्नः पूर्णाः पूर्णाम् पूर्णान् दध्नो दध्नः पूर्णाम् ओदुम्बरीम् ओदुम्बरीम् पूर्णाम् दध्नो दध्नः पूर्णाम् ओदुम्बरीम् पूर्णाम् ओदुम्बरीम् ओदुम्बरीम् पूर्णाम् पूर्णाम् ओदुम्बरीम् पलव पलव ओदुम्बरीम् पूर्णाम् पूर्णाम् ओदुम्बरीम् पशव ओदुम्बरीम् पशवः पशव ओदुम्बरीम् ओदुम्बरीम् पशवो वै वै पशव ओदुम्बरीम् ओदुम्बरीम् पशवो वै पशवो वै वै पशवः पशवो वै दधि दधि वै पशवः पशवो वै दधि वै दधि दधि वै वै दध्योर्गुर्दधि वै वै दध्योर्गुर्दध्योर्गोर्दधि दध्योर्गुदुम्बर उदुम्बर ऊर्दधि दध्योर्गुदुम्बरः ऊर्गुदुम्बर उदुम्बर ऊर्गोर्गुदुम्बरः पशुषु पशुषु उदुम्बर ऊर्गोर्गुदुम्बरः पशुषु उदुम्बरः पशुषु पशुषु उदुम्बर उदुम्बरः पशुष्वेवैव पशुषु उदुम्बर उदुम्बरः पशुष्वेव पशुष्वेवैव पशुषु पशुष्वेवोर्जमूर्जमेव पशुषु पशुष्वेवोर्जम् एवोर्जमूर्जमेवैवोर्जम् दधाति दधात्योर्जमेवैवोर्जम् दधाति ऊर्जम् दधाति दधात्योर्जमूर्जम् दधाति पूर्णे पूर्णे दधात्योर्जमूर्जम् दधाति पूर्णे दधाति पूर्णे पूर्णे दधाति दधाति पूर्णे उपोपूर्णे दधाति दधाति पूर्णे उप पूर्णे उपोपूर्णे पूर्णे उपदधाति दधात्युपूर्णे पूर्णे उपदधाति पूर्णे इति पूर्णे उपदधाति दधात्युपदधाति पूर्णे पूर्णे दधात्युपदधाति पूर्णे दधाति पूर्णे पूर्णे दधाति दधाति पूर्णे एवैव पूर्णे दधाति दधाति पूर्णे एव पूर्णे एवैव पूर्णे पूर्णे एवैनमेनमेव पूर्णे पूर्णे एवैनम् पूर्णे इति पूर्णे एवैनमेनमेवैवैनमुष्मिन्नमुष्मिन्नेनमेवैवैनमुष्मिन्नमुष्मिन्नमुष्मिन्नेनमेनमुष्मिन् लोके लोके मुष्मिन्नेनमेनमुष्मिन् लोके मुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोक उपोपलोके मुष्मिन्नमुष्मिन् लोक उप लोक उपोपलोके लोक उपतिष्ठेते तिष्ठेते उपलोके लोक उपतिष्ठेते तिष्ठेते तिष्ठेते उपोपतिष्ठेते विराजि विराजि तिष्ठेते उपोपतिष्ठेते विराजि तिष्ठेते विराजि विराजि तिष्ठेते तिष्ठेते विराज्यग्निरग्निर्विराजि तिष्ठेते तिष्ठेते विराज्यग्नि तिष्ठेते राज्यग्निरग्निर्विराजि विराज्यग्निश्चेदव्यश्चेदव्योऽग्निर्विराजि विराज्यग्निश्चेदव्यः राजीति विराजि निश्चेदव्यश्चेदव्योऽग्निरग्निश्चेदव्य इति चेदव्योऽग्निरग्निश्चेदव्य इति चेदव्य इति चेदव्यश्चेदव्य इत्याहुराहुरिति चेदव्यश्चेदव्य इत्याहुरीत्याहुसृक्सृगाहुरिदीत्याहुसृगसृक्सृगाहुराहसृग्वै वै सृगाहुराहसृग्वै वै वै सृक्सृग्वै विराट् विराट् वै सृक्सृग्वै विराट् वै विराट् विराट् वै वै विराट् यद्यत् विराट् वै वै विराट् यत् विराट् यद्यत् विराट् विराट् यत् सृगौ सृगौ यद्विराट् विराट् यत् सृगौ विराडिति विराडसृगौ सृजौ यद्यत् सृजावपदधात्युपदधाति सृजौ यद्यत् सृजावपदधाति सृजावपदधात्युपदधाति सृजौ सृजावपदधाति विराजि विराज्युपदधाति सृजौ सृजावपदधाति विराजि पदधाति विराजि विराज्युपदधात्युपदधाति विराज्येवैव विराज्युपदधात्युपदधाति विराज्येव पदधातीत्युपदधाति विराज्येवैव विराज विराज्येवाग्निमग्निमेव विराज विराज्येवाग्नि विराजीति विराजि एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुतेऽग्निमग्निम् चिनुते यज्ञमुखे यज्ञमुखे यज्ञमुखे यज्ञमुखे चिनुतेऽग्निमग्निम् चिनुते यज्ञमुखे यज्ञमुखे चिनुते यज्ञमुखे यज्ञमुखे यज्ञमुखे यज्ञमुखे चिनुते चिनुते यज्ञमुखे यज्ञमुखे वै वै यज्ञमुखे यज्ञमुखे चिनुते चिनुते यज्ञमुखे यज्ञमुखे वै यज्ञमुखे यज्ञमुखे वै वै यज्ञमुखे यज्ञमुखे यज्ञमुखे यज्ञमुखे वै क्रियमाणे क्रियमाणे वै यज्ञमुखे यज्ञमुखे यज्ञमुखे यज्ञमुखे वै क्रियमाणे यज्ञमुखे यज्ञमुख इति यज्ञमुखे यज्ञमुखे वै क्रियमाणे क्रियमाणे वै वै क्रियमाणे यज्ञं यज्ञं क्रियमाणे वै वै क्रियमाणे यज्ञं क्रियमाणे यज्ञं यज्ञं क्रियमाणे क्रियमाणे यज्ञगो रक्षागोंसि रक्षागोंसि यज्ञं क्रियमाणे क्रियमाणे यज्ञगो रक्षागोंसि यज्ञगो रक्षागोंसि रक्षागोंसि यज्ञं यज्ञगो रक्षागोंसि दिघागुं सन्धि दिघागुं सन्धि रक्षागोंसि यज्ञं यज्ञगो रक्षागोंसि दिघागुं सन्धि रक्षागोंसि दिघागुं सन्धि दिघागुं सन्धि रक्षागोंसि रक्षागोंसि दिघागुं सन्धि यज्ञमुखं यज्ञमुखं दिघागुं सन्धि रक्षागोंसि रक्षागोंसि दिघागुं सन्धि यज्ञमुखं दिघागुं सन्धि यज्ञमुखं यज्ञमुखं दिघागुं सन्धि दिघागुं सन्धि यज्ञमुखगो रुक्मो रुक्मो यज्ञमुखं दिघागुं सन्धि दिघागुं सन्धि यज्ञमुखगो रुक्मः यज्ञमुखगो रुक्मो रुक्मो यज्ञमुखं यज्ञमुखगो रुक्मो यद्यद्रुक्मो यज्ञमुखं यज्ञमुखगो रुक्मो यत् यज्ञमुखमिति यज्ञमुखं रुक्मो यद्यद्रुक्मो रुक्मो यद्रुक्मगो रुक्मं यद्रुक्मो रुक्मो यद्रुक्मं यद्रुक्मगो रुक्मं यद्यद्रुक्मं व्याघारयति व्याघारयति रुक्मं यद्यद्रुक्मं व्याघारयति रुक्मं व्याघारयति व्याघारयति रुक्मगो रुक्मं व्याघारयति यज्ञमुखात् यज्ञमुखात् व्याघारयति रुक्मगो रुक्मं व्याघारयति यज्ञमुखात् व्याघारयति यज्ञमुखात् यज्ञमुखात् व्याघारयति व्याघारयति यज्ञमुखादेवैव यज्ञमुखात् व्याघारयति व्याघारयति यज्ञमुखादेव घारयतीति वि आघारयति यज्ञमुखादेवैव यज्ञमुखाद् यज्ञमुखादेव रक्षागुंसि रक्षागस्यैव यज्ञमुखाद् यज्ञमुखादेव रक्षागुंसि यज्ञमुखादिति यज्ञमुखादेव रक्षागुंसि रक्षागस्यैव रक्षागस्य पाप रक्षागस्यैव रक्षागस्य पाक्षागस्य पाप रक्षागुंसि रक्षागस्य वहन्ति हन्त्य परक्षागुंसि रक्षागस्य वहन्ति अवहन्ति हन्त्य पाप हन्ति पञ्चभिः पञ्चभिर्हन्त्य पाप हन्ति पञ्चभिः पञ्चभिः पञ्चभिर्हन्ति हन्ति पञ्चभिर्व्याघारयति व्याघारयति पञ्चभिर्हन्ति हन्ति पञ्चभिर्व्याघारयति पञ्चभिर्व्याघारयति व्याघारयति पञ्चभिः पञ्चभिर्व्याघारयति पाङ्गः पाङ्गो व्याघारयति पञ्चभिः पञ्चभिर्व्याघारयति पाङ्क्तः पञ्चभिरिति पञ्चाभिः व्याघारयति पान्तः पान्तो व्याघारयति व्याघारयति पान्तो यज्ञो यज्ञः पान्तो व्याघारयति व्याघारयति पान्तो यज्ञः आघारयति पान्तो यज्ञो यज्ञः पान्तः पान्तो यज्ञो यावान् यज्ञः पान्तः पान्तो यज्ञो यावान् यज्ञो यावान् यावान् यज्ञो यज्ञो यावाने वैव यावान् यज्ञो यज्ञो यावाने वा यावानेवैव यावान् यावानेव यज्ञो यज्ञ एव यावान् यावानेव यज्ञः यज्ञो यज्ञ एवैव यज्ञस्तस्मात् तस्माद्यज्ञ एवैव यज्ञस्तस्मात् यज्ञस्तस्मात् तस्माद्यज्ञो यज्ञस्तस्मात् रक्षागुंसि रक्षागुंसि तस्मात् यज्ञो यज्ञस्तस्मात् रक्षागुंसि रक्षागुंसि रक्षागुंसि तस्मात् तस्मात् रक्षागुस्य पाप रक्षागुंसि तस्मात् तस्मात् रक्षागुस्य पाप रक्षागस्य पाप रक्षागुंसि रक्षागस्य पहन्ति हन्त्य रक्षागुंसि रक्षागस्य पहन्ति हन्ति हन्त्य पाप हन्त्यक्ष्णयाक्ष्णयाहन्त्यपापहन्त्यक्ष्णयाक्ष्णयाक्ष्णया हन्ति हन्त्यक्ष्णया व्याघारयति व्याघारयत्यक्ष्णया हन्ति हन्त्यक्ष्णया व्याघारयति क्ष्णया व्याघारयति व्याघारयत्यक्ष्णयाक्ष्णया व्याघारयति तस्मात् तस्माद् व्याघारयत्यक्ष्णयाक्ष्णया व्याघारयति तस्मात् व्याघारयति तस्मात् तस्माद् व्याघारयति व्याघारयति तस्मादक्ष्णयाक्ष्णया तस्माद् व्याघारयति व्याघारयति तस्मादक्ष्णया व्याघारयतीति व्याघारयति तस्मादक्ष्णयाक्ष्णया तस्मात् तस्मादक्ष्णया पशवः पशवोक्ष्णया तस्मात् तस्मादक्ष्णया पशवः क्ष्णया पशवः पशवोक्ष्णयाक्ष्णया पशवोऽङ्गान्यङ्गानि पशवोक्ष्णयाक्ष्णया पशवोऽङ्गानि पशवोऽङ्गान्यङ्गानि पशवः पशवोऽङ्गानि प्रप्राङ्गानि पशवः पशवोऽङ्गानि प्राङ्गानि प्रप्राङ्गान्यङ्गानि प्रहरन्ति हरन्ति प्राङ्गान्यङ्गानि प्रहरन्ति प्रहरन्ति हरन्ति प्रप्रहरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति प्रप्रहरन्ति प्रतिष्ठित्यै हरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति हरन्ति प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै स्वयमातृन्नामुपदधाति मातृन्नामिति स्वयम् आतृन्ना दधात्युपोपदधातीयमियम् दधात्युपोपदधातीयम् दधातीयमियम् दधाति दधातीयम् वै वा इयम् दधाति दधातीयम् वै इयम् वै वा इयमियम् वै स्वयमातृन्ना स्वयमातृन्ना वा इयमियम् वै स्वयमातृन्ना वै स्वयमातृन्ना स्वयमातृन्ना वै वै स्वयमातृन्ने मामिमागु स्वयमातृन्ना वै वै स्वयमातृन्ने मातृन्ने मामिमागु स्वयमातृन्ना स्वयमातृन्ने मामे वै वे मागु स्वयमातृन्ना स्वयमातृन्ने मामेव स्वयमातृन्नेति स्वयम् आतृन्नामे वै वे मामि मामे वोपो पै वे मामि मामे वोपा वोपो पै वै वोपधत्ते धत्त उपै वै वोपधत्ते धत्त उपोपधत्ते श्रमश्रम् धत्त उपोपधत्ते श्रम् श्वमश्वन्धत्ते धत्ते श्वमुपोपाश्वन्धत्ते धत्ते श्वमुपाश्वमश्वमुपघ्रापयति घ्रापयत्युपाश्वमश्वमुपघ्रापयति घ्रापयति घ्रापयत्युपोपघ्रापयति प्राणम् प्राणम् घ्रापयत्युपोपघ्रापयति प्राणम् घ्रापयति प्राणम् प्राणम् घ्रापयति घ्रापयति प्राणमेवैव प्राणम् घ्रापयति घ्रापयति प्राणमेव प्राणमेवैव प्राणम् प्राणमेवास्याम स्यामेव प्राणम् प्राणमेवास्या प्राणमिति प्राणमेवास्याम स्यामेवैवास्याम् दधाति दधात्यस्यामेवैवास्याम् दधाति स्यान्दधाति दधात्यस्यामस्यान्दधात्यथो अथो दधात्यस्यामस्यान्दधात्यथो दधात्यथो अथो दधाति दधात्यथो प्राजापत्यः प्राजापत्योऽथो दधाति दधात्यथो प्राजापत्य प्राजापत्यः प्राजापत्योऽथो अथो प्राजापत्यो वै वै प्राजापत्योऽथो अथो प्राजापत्यो वैत्यथो प्राजापत्यो वै वै प्राजापत्यः प्राजापत्यो वा अश्वोऽश्वो वै प्राजापत्यः प्राजापत्यो वा अश्वः प्राजापत्य इति प्राजापत्यः अश्वो वैव अश्वः प्रजापतिना प्रजापतिनाश्वो वैव अश्वः प्रजापतिना अश्वः प्रजापतिना प्रजापतिनाश्वोऽश्वः प्रजापतिनैवैव प्रजापतिनाश्वोऽश्वः प्रजापतिनैव प्रजापतिनैवैव प्रजापतिना प्रजापतिनैवाग्निमग्निमेव प्रजापतिना प्रजापतिनैवाग्निम् प्रजापतिमेति प्रजापतिना एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुते अग्निमग्निम् चिनुते प्रथमा प्रथमा चिनुते अग्निमग्निम् चिनुते प्रथमा प्रथमा प्रथमा चिनुते चिनुते प्रथमेष्टकेष्टका प्रथमा चिनुते चिनुते प्रथमेष्टकाष्टकेष्टका प्रथमा प्रथमेष्टकोपधीयमानोपधीयमानेष्टका प्रथमा प्रथमेष्टकोपधीयमानाष्टकोपधीयमानोपधीयमानेष्टकेष्टकोपधीयमाना पशूनाम् पशूनामुपधीयमानेष्टकेष्टकोपधीयमाना पशूनामुपधीयमाना पशूनाम् पशूनामुपधीयमानोपधीयमाना पशूनाम् च पशूनामुपधीयमानोपधीयमाना पशूनाम् च पशूनाम् च पशूनाम् पशूनाम् च यजमानस्य यजमानस्य च पशूनाम् पशूनाम् च यजमानस्य यजमानस्य यजमानस्य च यजमानस्य यजमानस्य च यजमानस्य च यजमानस्य च यजमानस्य यजमानस्य च प्राणम् प्राणम् च यजमानस्य यजमानस्य च प्राणम् प्राणम् प्राणम् च प्राणमप्यभिप्राणम् च प्राणमपि प्राणमप्यभिप्राणम् प्राणमपि दधाति दधात्यभिप्राणम् प्राणमपि दधाति प्राणमिति प्राणम् अपि दधाति दधात्यप्यपि दधाति स्वयमातृण्णा स्वयमातृण्णा दधात्यप्यपि दधाति स्वयमातृण्णा स्वयमातृण्णा स्वयमातृण्णा दधाति दधाति स्वयमातृण्णा भवति भवति स्वयमातृण्णा दधाति दधाति स्वयमातृण्णा भवति स्वयमातृण्णा भवति भवति स्वयमातृण्णा स्वयमातृण्णा भवति प्राणानाम् प्राणानाम् भवति स्वयमातृण्णा स्वयमातृण्णा भवति प्राणानाम् स्वयमातृण्णेति स्वयम् प्राणानाम् प्राणानाम् भवति भवति प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानाम् भवति भवति प्राणानामुत्सृष्ट्यै प्राणानामुत्सृष्ट्या उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्या अथो अथो उत्सृष्ट्यै प्राणानाम् प्राणानामुत्सृष्ट्या अथो प्राणानामिति प्राणानाम् सृष्ट्या अथो अथो उत्सृष्ट्या उत्सृष्ट्या अथो सुवर्गस्य सुवर्गस्याथो उत्सृष्ट्या उत्सृष्ट्या अथो सुवर्गस्यात्सृष्ट्या इत्युत् सृष्ट्यै अथो सुवर्गस्य सुवर्गस्याथो अथो सुवर्गस्य लोकस्य लोकस्य सुवर्गस्याथो अथो सुवर्गस्य लोकस्याथो इत्यथो सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्यै सुवर्गस्येति स्यानुख्यात्या अनुख्यात्यै लोकस्य लोकस्यानुख्यात्या अग्नावग्नावनुख्यात्यै लोकस्य लोकस्यानुख्यात्या अग्नौ अनुख्यात्या अग्नावग्नावनुख्यात्या अनुख्यात्या अग्नावग्निरग्निरग्नावनुख्यात्या अनुख्यात्या अग्नावग्निः अनुख्यात्या इत्यनुख्यात्यै अग्नावग्निरग्निरग्नावग्नावग्निश्चेतव्यश्चेतव्यो अग्नावग्नावग्निश्चेतव्यः निश्चेतव्यश्चेतव्योऽग्निरग्निश्चेतव्य इति चेतव्योऽग्निरग्निश्चेतव्य इति चेतव्य इति चेतव्यश्चेतव्य इत्याहुराहुरिति चेतव्यश्चेतव्य इत्याहुः याहुराहुरितीत्याहुरेष एष आहुरितीत्याहुरेषः आहुरेष एष आहुराहुरेष वै वा एष आहुराहुरेष वै एष वै वा एष वा अग्निरग्निर्वा एष एष वा अग्निः वा अग्निरग्निर्वै वा अग्निर्वैश्वानरो वै ईश्वानरो अग्निर्वै अग्निर्वै ईश्वानरः अग्निर्वै ईश्वानरो वै ईश्वानरो अग्निरग्निर्वै ईश्वानरो यद्यद्वै ईश्वानरो अग्निरग्निर्वै ईश्वानरो यत् ईश्वानरो यद्यद्वै ईश्वानरो वै ईश्वानरो यत्ब्राह्मणो ब्राह्मणो यद्वै ईश्वानरो वै ईश्वानरो यत्ब्राह्मणः ब्राह्मणो ब्राह्मणो यद्यद्ब्राह्मणस्तस्मै तस्मै ब्राह्मणो यद्यद्ब्राह्मणस्तस्मै ब्राह्मणस्तस्मै तस्मै ब्राह्मणो ब्राह्मणस्तस्मै प्रथमाम् प्रथमाम् तस्मै ब्राह्मणो ब्राह्मणस्तस्मै प्रथमामै प्रथमाम् प्रथमान् तस्मै तस्मै प्रथमामिष्टकामिष्टकाम् प्रथमान् तस्मै तस्मै प्रथमामिष्टकामिष्टकाम् प्रथमाम् प्रथमामिष्टकाम् यजुष्कृताम् यजुष्कृतामिष्टकाम् प्रथमाम् प्रथमामिष्टकाम् यजुष्कृतामिष्टकामिष्टकाम् प्रयजुष्कृतामिष्टकाम् प्रयजुष्कृताम् यजुष्कृताम् प्रयच्छेद्यच्छेत् प्रयजुष्कृताम् यजुष्कृताम् प्रयच्छेत् यजुः प्रयच्छेद्यच्छेत् प्रयच्छेत्ताम् तां यच्छेत् प्रयच्छेत्ताम् चेत्तान् तां यच्छेद्यच्छेत्ताम् ब्राह्मणो ब्राह्मणस्तां यच्छेद्यच्छेत्ताम् ब्राह्मणः तां ब्राह्मणो ब्राह्मणस्तां तां ब्राह्मणश्च च ब्राह्मणस्तां तां ब्राह्मणश्च ब्राह्मणश्च च ब्राह्मणो ब्राह्मणश्चोपोपच ब्राह्मणो ब्राह्मणश्चोपोपच चोपदध्यातान् दध्यातामुपच चोपदध्यातान् दध्यातामुपोपदध्यातामग्नाभग्नौ दध्यातामुपोपदध्यातामग्नौ ध्यातामग्नाभग्नौ दध्यातान् दध्यातामग्नावेवैवाग्नौ दध्यातान् दध्यातामग्नावेवाग्नावेवैवाग्नाभग्नावेव तत्तदेवाग्नाभग्नावेव तत् एव तत्तदेवैव तदग्निमग्निम् तदेवैव तदग्निम् तदग्निमग्निम् दत्तदग्निम् चिनुते चिनुतेऽग्निम् दत्तदग्निम् चिनुते चिनुते चिनुतेऽग्निमग्निम् चिनुत ईश्वर ईश्वरश्चिनुतेऽग्निमग्निम् चिनुत ईश्वरः ईश्वर ईश्वरश्चिनुते चिनुत ईश्वरो वै वा ईश्वरश्चिनुते चिनुत ईश्वरो वै ईश्वरो वै वा ईश्वर ईश्वरो वा एष वा ईश्वर ईश्वरो वा एषः एष वै वा एष आर्तिमार्तिमेष वै वा एष आर्तिम् एष आर्तिमार्तिमेष एष आर्तिमार्तोरार्तोरार्तिमेष एष आर्तिमार्तोः आर्तिमार्तोरार्तोरार्तिमार्तिमार्तोर्योय आर्तोरार्तिमार्तिमार्तोर्यः आर्तोर्योय आर्तोरार्तोर्यो विद्वान् विद्वान् य आर्तोरार्तोर्यो विद्वान् आर्तोरित्यार्तोः यो विद्वान् विद्वान् यो यो विद्वानिष्टकामिष्टकाम विद्वान् यो यो विद्वानिष्टकामिष्टकाम विद्वान् विद्वानिष्टकामुपदधात्युपदधातीष्टकाम विद्वान् विद्वानिष्टकामुपदधातीष्टकामुपदधात्युपदधातीष्टकामिष्टकामुपदधाति त्रीगुस्त्रीनुपदधातीष्टकामिष्टकामुपदधातित्रीन् त्रीगुस्त्रीनुपदधात्युपदधातित्रीनुवरानुवरान् त्रयस्त्रयो वै प्राणाः प्राणा वै त्रयस्त्रयो वै प्राणाः प्राणाः प्राणा वै वै प्राणाः प्राणानाम् प्राणानाम् प्राणा प्राणा वै वै प्राणाः प्राणानाम् प्राणाः प्राणानाम् प्राणानाम् प्राणाः प्राणाः प्राणानागस्पृत्यै स्पृत्यै प्राणानाम् प्राणाः प्राणाः प्राणानागस्पृत्यै प्राणा इति प्राणानागस्पृत्यै स्पृत्यै प्राणानाम् प्राणानागस्पृत्यै द्वौ द्वौ स्पृत्यै प्राणानाम् प्राणानागस्पृत्यै द्वौ प्राणानामिति प्राणानास्पृत्यै द्वौ द्वौ स्पृत्यै स्पृत्यै द्वावेवैव द्वौ स्पृत्यै स्पृत्यै द्वावेव द्वावेवैव द्वौ द्वावेव देयौ देयावेव द्वौ द्वावेव देयौ देवदेयौ देया वेवेव देयौ द्वौ द्वौ देया वेवैव देयौ द्वौ देयौ द्वौ द्वौ देयौ देयौ द्वौ हि द्वौ देयौ देयौ द्वौ हि द्वौ हि द्वौ द्वौ हि प्राणौ प्राणौ हि द्वौ द्वौ हि प्राणौ प्राणौ प्राणौ हि प्राणावेक एकः प्राणौ हि प्राणावेकः प्राणावेक एकः प्राणौ प्राणावेक एवैवैकः प्राणौ प्राणावेक एव प्राणौ एक एवैवैक एक एव देयो देय एवैक एक एव देयः एव देयो देय एवैव देय एक एको देय एवैव देय एकः देय एक एको देयो देय एको ह्येको देयो देय एको हि एको ह्येक एको हि प्राणः प्राणो ह्येक एको हि प्राणः प्राणः प्राणो हि प्राणः पशुः पशुः प्राणो हि प्राणः पशुः प्राणः पशुः पशुः प्राणः प्राणः पशुर्वै वै पशुः प्राणः प्राणः पशुर्वै प्राण इति प्राणः पशुर्वै वै पशुः पशुर्वा एष एष वै पशुः पशुर्वा एषः एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निर्ननाग्निर्यद्यदग्निर्ननाग्निरग्निर्न खलु खलु नाग्निरग्निर् न खलु खलु खलु नन खलु वै वै खलु नन खलु वै खलु वै वै खलु खलु वै पशवः पशवो वै खलु खलु वै पशवः वै पशवः पशवो वै वै पशव आयवस आयवसे पशवो वै वै पशव आयवसे पशव आयवस आयवसे पशवः पशव आयवसे रमन्ते रमन्त आयवसे पशवः पशव आयवसे रमन्ते आयवसे रमन्ते रमन्त आयवस आयवसे रमन्ते दूर्वेष्टकान् दूर्वेष्ट कागोरमन्द आयवस आयवसे रमन्दे दूर्वेष्टकान्दे दूर्वेष्टकान्दोर्वेष्टकागोरमन्ते रमन्ते दूर्वेष्टकामुपोपदूर्वेष्टकागोरमन्ते रमन्ते दूर्वेष्टकामुप दूर्वेष्टकामुपोपदूर्वेष्टकान्दूर्वेष्टकामुपदधाति दधात्युपदूर्वेष्टकान्दूर्वेष्टकामुपदधाति दूर्वेष्टकामिति दूर्वाष्टका दधाति दधात्युपोपदधाति पशूनाम् पशूनाम् दधात्युपोपदधाति पशूनाम् धाति पशूनाम् पशूनाम् दधाति पशूनाम् धृत्यै धृत्यै पशूनाम् दधाति पशूनाम् धृत्यै पशूनाम् धृत्यै धृत्यै पशूनाम् पशूनाम् धृत्यै द्वाभ्याम् द्वाभ्याम् धृत्यै पशूनाम् पशूनाम् धृत्यै द्वाभ्याम् धृत्यै द्वाभ्याम् द्वाभ्याम् धृत्यै धृत्यै द्वाभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्यै द्वाभ्याम् धृत्यै धृत्यै द्वाभ्याम् प्रतिष्ठित्यै द्वाभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्यै द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै काण्डात् काण्डात् काण्डात् काण्डात् प्रतिष्ठित्यै द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै काण्डात् काण्डात् प्रतिष्ठित्यै काण्डात् काण्डात् काण्डात् काण्डात् प्रतिष्ठित्यै प्रतिष्ठित्यै काण्डात् काण्डात् प्ररोहन्ति प्ररोहन्ति काण्डात् काण्डात् प्रतिष्ठित्यै प्रतिष्ठित्यै काण्डात् काण्डात् प्ररोहन्ति प्रतिष्ठित्यातिर्प्रतिष्ठित्यै काण्डात् काण्डात् प्ररोहन्ति प्ररोहन्ति काण्डात् काण्डात् काण्डात् काण्डात् प्ररोहन्ति प्ररोहन्ति काण्डात् काण्डात् काण्डात् काण्डात् प्ररोहन्ति काण्डात् काण्डादिति काण्डात् काण्डात् प्ररोहन्तीति प्ररोहन्ति प्ररोहन्तीत्याह हेति प्ररोहन्ति प्ररोहन्तीत्याह प्ररोहन्तीति प्रारोहन्ति याह हेदित्याह काण्डेन काण्डेन काण्डेन काण्डेन हेदीत्याः काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन काण्डेन केशैषाहि काण्डेन काण्डेन काण्डेन काण्डेन केशा काण्डेन काण्डेनेति काण्डेन काण्डेन केशैषाहि केशा प्रतिष्ठति प्रतिष्ठत्येषाहि केशा प्रतिष्ठति केशा प्रतिष्ठति प्रतिष्ठत्येषैषा प्रतिष्ठत्येवैव प्रतिष्ठत्येषैषा प्रतिष्ठत्येव प्रतिष्ठत्येवैव प्रतिष्ठति प्रतिष्ठत्येव नो न एव प्रतिष्ठति प्रतिष्ठत्येव नः प्रतिष्ठतीति प्रतिष्ठति एवानो न एवैव नो दूर्वे दूर्वेण एवैव नो दूर्वे दूर्वे दूर्वे नो नो दूर्वे प्रप्रदूर्वे नो नो दूर्वे प्रार्वे प्रप्रदूर्वे दूर्वे प्रतनु तनु प्रदूर्वे दूर्वे प्रतनु प्रतनु तनु प्रप्रतनु सहस्रेण सहस्रेण तनु प्रप्रतनु सहस्रेण सहस्रेण सहस्रेण तनु तनु सहस्रेण शतेन शतेन सहस्रेण तनु तनु सहस्रेण शतेन सहस्रेण शतेन शतेन सहस्रेण सहस्रेण शतेन च शतेन सहस्रेण सहस्रेण शतेन च शतेन च शतेन शतेन चेतीति च शतेन शतेन चेति चेतीति च चेत्याः हेति च चेत्याः याः हेदीत्याः सहस्र सहस्र आहेदीत्याः सहस्रः सहस्र सहस्र आहाः सहस्र प्रजापतिः प्रजापतिः सहस्र आहाः सहस्र प्रजापतिः सहस्र प्रजापतिः प्रजापतिः सहस्र सहस्र प्रजापतिः प्रजापते प्रजापते प्रजापतिः सहस्र सहस्र प्रजापतिः प्रजापते प्रजापतिः प्रजापते प्रजापते प्रजापतिः प्रजापतिः प्रजापते राप्या आप्सी प्रजापते प्रजापतिः प्रजापतिः प्रजापते राप्ती प्रजापतिरिति प्रजापतिः प्रजापते राप्या आप्सी प्रजापते प्रजापते राप्त्यै देवलक्ष्मम् देवलक्ष्ममाप्त्यै प्रजापते प्रजापते राप्त्यै देवलक्ष्मम् प्रजापतेरिति प्रजापतेः आप्त्यै देवलक्ष्मम् देवलक्ष्ममाप्त्या आप्त्यै देवलक्ष्मम् वै वै देवलक्ष्ममाप्त्या आप्त्यै देवलक्ष्मम् वै देवलक्ष्मम् वै वै देवलक्ष्मम् देवलक्ष्मम् वै त्र्यालिखिता त्र्यालिखिता वै देवलक्ष्मम् देवलक्ष्मम् वै त्र्यालिखिता देवलक्ष्ममिति देवलक्ष्मम् वै त्र्यालिखिता त्र्यालिखिता वै वै त्र्यालिखिता तान्तान् त्र्यालिखिता वै वै त्र्यालिखिता त्र्यालिखिता तान्तान् त्र्यालिखिता त्र्यालिखिता तामुत्तरलक्ष्माणमुत्तरलक्ष्माणम् तान् त्र्यालिखिता त्र्यालिखिता तामुत्तरलक्ष्माणम् त्र्यालिखितेति त्री आलिखिता उत्तरलक्ष्माणमुत्तरलक्ष्माणम् तान् तामुत्तरलक्ष्माणम् देवा देवा उत्तरलक्ष्माणम् तान् तामुत्तरलक्ष्माणम् देवा उत्तरलक्ष्माणम् देवा देवा उत्तरलक्ष्माणमुत्तरलक्ष्माणम् देवा उपोपदेवा उत्तरलक्ष्माणमुत्तरलक्ष्माणम् देवा उप उत्तरलक्ष्माणमित्युत्तरालक्ष्माणम् देवा उपोपदेवा देवा उपादधता दधतोपदेवा देवा उपादधता दधतोपोपादधता धरलक्ष्माणमधरलक्ष्माणमदधतोपोपादधता धरलक्ष्माणम् अदधता धरलक्ष्माणमधरलक्ष्माणमदधता दधता धरलक्ष्माणमसुरा असुरा अधरलक्ष्माणमदधता दधता धरलक्ष्माणमसुरा अधरलक्ष्माणमसुरा असुरा अधरलक्ष्माणमधरलक्ष्माणमसुरा यञ्यमसुरा अधरलक्ष्माणमधरलक्ष्माणम सुरायम् अधर लक्ष्माणमित्यधर लक्ष्माणम् असुरायं यमसुरा असुरायं कामयेत कामयेत यमसुरा असुरायं कामयेत कामयेत कामयेत लिङ्गं कामयेत वसीयानुवसीयान् कामयेत लिङ्गं कामयेत वसीयान् कामयेत वसीयानुवसीयान् कामयेत कामयेत वसीयान् स्यात् स्यात् वसीयान् कामयेत कामयेत वसीयान् स्यात् वसीयान् स्यात् स्यात् वसीयानुवसीयान् स्यादिति स्यात् स्यादित्युत्तरलक्ष्माणमुत्तरलक्ष्माणमिति स्यात् स्यादित्युत्तरलक्ष्माणम् इत्युत्तरलक्ष्माणमुत्तरलक्ष्माणमितीत्युत्तरलक्ष्माणम् तस्य तस्योत्तरलक्ष्माणमितीत्युत्तरलक्ष्माणम् तस्य तस्योत्तरलक्ष्माणमुत्तरलक्ष्माणम् तस्योपोपदस्योत्तरलक्ष्माणमुत्तरलक्ष्माणम् तस्योपोत्तरलक्ष्माणमित्युत्तरलक्ष्माणम् स्योपोपदस्य तस्योपदध्यात् दध्यागुपदस्य तस्योपदध्यात् ध्यात्वसीयानेवैव वसीयान्दध्यात्वसीयानेव वसीयानेव भवति भवत्येव भवति भवत्येवैव भवति यम् भवत्येवैव भवति यम् भवति भवति यम् कामयेत कामयेत यम् भवति भवति यम् कामयेत कामयेत कामयेत यम् कामयेत पापीयान् पापीयान् कामयेत यम् कामयेत पापीयान् कामयेत पापीयान् पापीयान् कामयेत कामयेत पापीयान् स्यात् स्यात् पापीयान् कामयेत कामयेत पापीयान् स्यात् पापीयान् स्यात् स्यात् पापीयान् पापीयान् स्यादिति स्यात् पापीयान् पापीयान् स्यादिति स्यादिति स्यात् स्यादित्यधरलक्ष्माणमधरलक्ष्माणमित्यधरलक्ष्माणम् ध्यात्वध्यादुपदस्यदस्योपदध्यासुरयोनिमसुरयोनिन्दध्यादुपोपदध्यादसुरयोनिम् यतो लोकं लोकं यतः पुरोडाशः पुरोडाशो यतो यतः पुरोडाशः कूर्मः कूर्मः पुरोडाशो यतो यतः पुरोडाशः कूर्मः पुरोडाशः कूर्मः कूर्मः पुरोडाशः पुरोडाशः कूर्म भूत्वा भूत्वा कूर्मः पुरोडाशः पुरोडाशः कूर्म भूत्वा कूर्म भूत्वा भूत्वा कूर्मः कूर्म भूत्वान्मनु भूत्वा कूर्मः कूर्म भूत्वानु भूत्वान्मनु भूत्वा भूत्वानु प्रप्राणु भूत्वा भूत्वानु प्राणु प्रप्राण्वन् प्रासत्पद सत्पत्प्राण्वन् प्रासत्पद प्रासत्पद सत्पत्प्रासत्पद्यद्यत सत्पत्प्रासत्पद्यत् सत्पद्यद्यत सत्पद सत्पद्यत् कूर्मम् कूर्मय्यत सत्पद सत्पद्यत् कूर्मम् यत्कूर्मम् कूर्मय्यद्यत् कूर्ममुपदधात्युपदधाति कूर्मम् यद्यत् कूर्ममुपदधाति कूर्ममुपदधात्युपदधाति कूर्मम् कूर्ममुपदधाति यथा यथोपदधाति कूर्मम् कूर्ममुपदधाति यथापदधाति यथा यथोपदधात्युपदधाति यथा क्षेत्रविक्षेत्रविद्यथोपदधात्युपदधाति यथा क्षेत्रविद् क्षेत्रविक्षेत्रविद्यथा यथा क्षेत्रविदञ्जसाञ्जसा क्षेत्रविद्यथा यथा क्षेत्रविदञ्जसाञ्जसा क्षेत्रविक्षेत्रविदञ्जसानयति न यत्यञ्जसा क्षेत्रविक्षेत्रविदञ्जसानयति क्षेत्रविदिति क्षेत्राविदञ्जसानयति न यत्यञ्जसाञ्जसानयत्येवमेवं न यत्यञ्जसाञ्जसानयत्येवम् नयत्येवमेवं नयति नयत्येवमेवैवैवं नयति नयत्येवमेव एवमेवैवैवमेवमेवैनमेनमेवैवमेवमेवैनम् सुवर्गं कूर्मः कूर्मः सुवर्गं लोकं लोकगुं सुवर्गं कूर्मः कूर्मः सुवर्गं लोकं सुवर्गं लोकं लोकगुं सुवर्गं सुवर्गं लोकमञ्जसाञ्जसा लोकगुं सुवर्गं सुवर्गं लोकमञ्जसा सुवर्गमिति सुवाहागं लोकमञ्जसाञ्जसा लोकं लोकमञ्जसा नयति न यत्यञ्जसा लोकं लोकमञ्जसा नयति युञ्जसा नयति न यत्यञ्जसाञ्जसा नयति मेधो मेधो न यत्यञ्जसाञ्जसा नयति मेधः नयति मेधो मेधो नयति नयति मेधो वै वै मेधो नयति नयति मेधो वै मेधो वै वै मेधो मेधो वा एष एष वै मेधो मेधो वा एषः एष एष वै वा एष पशूनां पशूनामेष वै वा एष पशूनाश पशूनां पशूनामेष एष पशूनां यद्यत् पशूनामेष एष पशूनां यत् यद्यत् पशूनां पशूनां यत् कूर्मः कूर्मो यत् पशूनां पशूनां यत् कूर्मः कूर्मः कूर्मो यद्यत् कूर्मो यद्यत् कूर्मो यद्यत् कूर्मो यत् कूर्मो यद्यत् कूर्मः कूर्मो यत् कूर्मं कूर्मं यत् कूर्मः कूर्मो यत् कूर्मं यत् कूर्मं कूर्मं यद्यत् कूर्ममुपदधात्युपदधाति कूर्मं यद्यत् कूर्ममुपदधाति कूर्ममुपदधात्युपदधाति कूर्मं कूर्ममुपदधाति स्वग्स्वमुपदधाति कूर्मं कूर्ममुपदधाति स्वमुपदधाति स्वग्स्वमुपदधात्युपदधाति स्वमेवैव स्वमुपदधात्युपदधाति स्वमेव दधातीत्युपादधाति स्वमेवैव स्वग्स्वमेव मेधं मेधमेव स्वग्स्वमेव मेधम् एवमेधं मेधमेवैव मेधं पश्यन्तः पश्यन्तो मेधमेवैव मेधं पश्यन्तः मेधं पश्यन्तः पश्यन्तो मेधं मेधं पश्यन्तः पशवः पशवः पश्यन्तो मेधं मेधं पश्यन्तः पशवः पश्यन्तः पशवः पशवः पश्यन्तः पश्यन्तः पशव उपोपशवः पश्यन्तः पश्यन्तः पशव उपाशव उपोपशवः पशव उपतिष्ठन्ते तिष्ठन्त उपपशवः पशव उपतिष्ठन्ते तिष्ठन्ते तिष्ठन्त उपोपतिष्ठन्ते श्मशानग्श्मशानम् तिष्ठन्त उपोपतिष्ठन्ते श्मशानम् तिष्ठन्ते श्मशानग्श्मशानम् तिष्ठन्ते तिष्ठन्ते श्मशानम् वै वै श्मशानग्तिष्ठन्ते तिष्ठन्ते श्मशानम् वै श्मशानम् वै वै श्मशानग्श्मशानम् वा एतदेतद्वै श्मशानग्श्मशानम् वा एतत् वा एतदेतद्वै वा एतत् क्रियते क्रियत एतद्वै वा एतत् क्रियते एतत् क्रियते क्रियत एतदेतत् क्रियते यद्यत् क्रियत एतदेतत् क्रियते यत् क्रियते यद्यत् क्रियते क्रियते यन्मृत मृतानाम् मृतानाम् यत्क्रियते क्रियते यन्मृतानाम् मृतानाम् यद्यन्मृतानाम् पशूनाम् पशूनाम् मृतानाम् यद्यन्मृतानाम् पशूनाम् पशूनाम् पशूनाम् मृतानाम् मृतानाम् पशूनागुं शीर्षाणि शीर्षाणि पशूनाम् मृतानाम् मृतानाम् पशूनागुं शीर्षाणि पशूनागुं शीर्षाणि शीर्षाणि पशूनाम् पशूनागुं शीर्षाण्युपधीयन्त उपधीयन्ते शीर्षाणि पशूनाम् पशूनागुं शीर्षाण्युपधीयन्ते शीर्षाण्युपधीयन्त उपधीयन्ते शीर्षाणि शीर्षाण्युपधीयन्ते यद्यदुपधीयन्ते शीर्षाणि शीर्षाण्युपधीयन्ते यत्पधीयन्ते यद्यदुपधीयन्त उपधीयन्ते यज्जीवन्तम् जीवन्तम् यदुपधीयन्त उपधीयन्ते यज्जीवन्तम् उपधीयन्त इत्युपाधीयन्ते जीवन्तम् जीवन्तम् यद्यज्जीवन्तम् कोर्मम् कोर्मम् जीवन्तम् यद्यज्जीवन्तम् कोर्मम् जीवन्तम् कोर्मम् कोर्मम् जीवन्तम् जीवन्तम् कोर्ममुपदधात्युपदधाति कोर्मम् जीवन्तम् जीवन्तम् कोर्ममुपदधाति कोर्ममुपदधात्युपदधाति कोर्मम् कोर्ममुपदधाति तेन तेनोपदधाति कोर्मम् कोर्ममुपदधाति तेन पदधाति तेन तेनोपदधात्युपदधाति तेनाश्मशानचित् श्मशानचित्तेनोपदधात्युपदधाति तेनाश्मशानचित् दधातीत्युपदधाति येनाश्मशानचित् श्मशानचित्तेन तेनाश्मशानचिद्वास्तव्यो वास्तव्यो श्मशानचित्तेन तेनाश्मशानचिद्वास्तव्यः श्मशानचिद्वास्तव्यो वास्तव्यो श्मशानचित् श्मशानचिद्वास्तव्यो वै वै वास्तव्यो श्मशानचित् श्मशानचिद्वास्तव्यो वै श्मशानचित्यश्मशानचित् वास्तव्यो वै वै वास्तव्यो वास्तव्यो वा एष वै वास्तव्यो वास्तव्यो वा एष वै वा एष यद्यदेश वै वा एष यत् यद्यदेश एष यत्कूर्मः कूर्मो यदेश एष यत्कूर्मः यत्कूर्मः कूर्मो यद्यत्कूर्मो मधु मधु कूर्मो यद्यत्कूर्मो मधु कूर्मो मधु मधु कूर्मः कूर्मो मधुवाता वाता मधु कूर्मः कूर्मो मधुवाता मधुवाता वाता मधु मधुवाता हृदायधृतायते वाता मधु मधुवाता हृदायते हृदायतर्तायते वाता वाता हृदायत इतीत्यृतायते वाता वाता हृदायत इति हृदायत इतीत्यृतायत हृदायत इति दध्ना दध्नेत्युदायत हृदायत इति दध्नायत इत्यर्थायते दध्ना दध्नेदीति दध्ना मधुमिश्रेण मधुमिश्रेण दध्नेदीति दध्ना मधुमिश्रेण मधुमिश्रेण मधुमिश्रेण दध्ना दध्ना मधुमिश्रेणाभ्यभिमधुमिश्रेण दध्ना दध्ना मधुमिश्रेणाभि मधुमिश्रेणाभ्यभिमधुमिश्रेण मधुमिश्रेणाभ्यनक्तिरत्यभिमधुमिश्रेण मधुमिश्रेणाभ्यनक्ति मधुमिश्रेणेति मधु मिश्रेणाभ्यनक्तिरक्त्यभ्या अभ्यनक्ति स्वदयति स्वदयत्यनक्त्यभ्या अभ्यनक्ति स्वदयति स्वदयति स्वदयत्यनक्त्यनक्ति स्वदयत्येवैव स्वदयत्यनक्त्यनक्ति स्वदयत्येव स्वदयत्येवैव स्वदयति स्वदयत्येवैनमेनमेव स्वदयति स्वदयत्येवैनम् ग्राम्यं ग्राम्यमेनमेवैवैनं ग्राम्यम् एनं ग्राम्यं ग्राम्यमेनमेनं ग्राम्यं वै वै ग्राम्यमेनमेनं ग्राम्यं वै ग्राम्यं वै वै ग्राम्यं ग्राम्यं वा एतदेतद्वै ग्राम्यं ग्राम्यं वा एतत् वा एतदेतद्वै वा एतदन्नमन्नमेतद्वै वा एतदन्नम् एतदन्नमन्नमेतदेतदन्नय्यद्यदन्नमेतदेतदन्नय्यद्यदन्नमन्नय्यद्दधिदधियदन्नमन्नय्यद्दधिदधियदन्नमन्नय्यद्दधि यद्दधिदधियद्यत्तध्यारण्यम् अरण्यम् दधिदध्यारण्यम् मधु आरण्यम् मधुमत्वारण्यमारण्यम् मधु यद्यन्मत्वारण्यमारण्यम् मधु यद् मधु यद्यन्मधु मधु यद्दध्ना दध्नायन्मधु मधु यद्दध्ना दध्ना दध्ना यद्यद्दध्ना मधुमिश्रेण मधुमिश्रेण दध्ना यद्यद्दध्ना मधुमिश्रेण दध्ना मधुमिश्रेण मधुमिश्रेण दध्ना दध्ना मधुमिश्रेण आभ्यनक्त्यभ्यनक्ति मधुमिश्रेण दध्ना दध्ना मधुमिश्रेण आभ्यनक्ति मिश्रेण आभ्यनक्त्यभ्यनक्ति मधुमिश्रेण मधुमिश्रेण आभ्यनक्त्युभयस्योभयस्याभ्यनक्ति मधुमिश्रेण मधुमिश्रेण आभ्यनक्त्युभयस्या मधुमिश्रेणेति मधुमिश्र अश्रेण ्यनक्त्युभयस्योभयस्याभ्यनक्त्यभ्यनक्त्युभयस्यावरुध्या अवरुध्यावरुध्यैमहीमह्यवरुध्या उभयस्योभयस्यावरुध्यैमहीमहीमह्यवरुध्या अवरुध्यैमहीद्यौर्द्योर्मह्यवरुध्या अवरुध्यैमहीद्यौर्द्योर्मह्यवरुध्यावरुध्यैमहीद्यौः पृथिवी पृथिवीद्यौर्मह्यमहीद्यौः पृथिवी पृथिवी पृथिवी पृथिवी च नौनश्च पृथिवी पृथिवी च नः नौनश्चेति नौन इत्याह हेति नौन इत्याह ैनमेनमेवाभ्यामाभ्यामेवैनम् ैनमेनमेवैवैनमुभयत उभयत एनमेवैवैनमुभयतः एनमुभयत उभयत उभयतः परिगृह्णाति गृह्णाति पर्युभयत उभयतः परिगृह्णाति गृह्णाति प्राञ्चं ब्राञ्चं गृह्णाति गृह्णाति प्राञ्चमुपोपप्राञ्चं गृह्णाति गृह्णाति प्राञ्चमुप यजमानस्य नाभिन्नाभिं यजमानस्य यजमानस्य नाभिमन्वरुणाभिं यजमानस्य यजमानस्य नाभिस्य नाभिमनु नाभिमन्वनु नाभिन्नाभिमनु प्रप्राणनाभिन्नाभिमनु प्राण प्रप्राण्वनु प्रविशति विशति प्राण्वनु प्रविशति प्रविशति स सविशति विशति सहेनमेनगो स विशति विशति स एनम् सहेनमेनगो स एनमीश्वर ईश्वर एनगो स एनमीश्वरः एनमीश्वर ईश्वर एनमेनमीश्वरो हिगुंसितो हिगुंसितोरीश्वर एनमेनमीश्वरो हिगुंसितो ईश्वर ईश्वरो हिगुंसितोरुलु खलमुलु खलगो हिगुंसितोरीश्वर ईश्वरो हिगुंसितोरुलु खलम् हिगुंसितोरुलु खलमुलु खलगो हिगुंसितोरु हिगुंसितोरुलु खलमु पोपोलु खलगो हिगुंसितोरु हिगुंसितोरुलु खलमु पालु खलमु पोपोलु खलमुलु खलमु पदधाति दधात्युपोलु खलमुलु खलमु पदधाति पदधाति दधात्युपो पदधात्येषैषा दधात्युपो पदधात्येषा एषा वै वा एषैषा वा अग्नेरग्नेर्वा एषैषा वा अग्नेरग्नेर्वै वा अग्नेर्नाभिर्नाभिरग्नेर्वै वा अग्नेर्नाभिः अग्नेर्नाभिर्नाभिरग्नेरग्नेर्नाभिः सनाभिगुंसनाभिर्नाभिरग्नेरग्नेर्नाभिः सनाभिमेवैव सनाभिगुंसनाभिमेवाग्निमग्निमेव सनाभिमिति सा नाभिम् ग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते चिनुते चिनुतेऽग्निमग्निम् चिनुते हिगुंसायाहिगुंसायैनुतेऽग्निमग्निम् चिनुते हिगुंसायै औदुम्बरमौदुम्बरमहिगुंसायै चिनुते चिनुते हिगुंसाया औदुम्बरम् हिगुंसाया औदुम्बरमौदुम्बरमहिगुंसायाहिगुंसाया औदुम्बरम् भवति भवत्यौदुम्बरमहिगुंसायाहिगुंसाया औदुम्बरम् औदुम्बरम् भवति भवत्यौदुम्बरमौदुम्बरम् भवत्यूर्गूर्भवत्यौदुम्बरमौदुम्बरम् भवत्यूर्भवति भवत्योर्ग्वैवा उदुम्बर उदुम्बरो वा ऊर्गूर्ग्वा उदुम्बरः उदुम्बर उदुम्बरो वै वा उदुम्बर ऊर्जमूर्जमुदुम्बरो वै वा उदुम्बर ऊर्जम् उदुम्बर ऊर्जमूर्जमुदुम्बर उदुम्बर ऊर्जमेवैवोर्जमुदुम्बरमुदुम्बर ऊर्जमेव ऊर्जमेवैवोर्जमूर्जमेवावैवोर्जमूर्जमेवावैवावरुन्धेरुन्धे वैवैवावरुन्धे रुन्धेरुन्धे वावरुन्धे मध्यतो मध्यतो रुन्धे वावरुन्धे मध्यतः रुन्धे मध्यतो मध्यतो रुन्धे रुन्धे मध्यत उपोपमध्यतो रुन्धे रुन्धे मध्यत उपाध्यत उपोपमध्यतो मध्यत उपदधाति दधात्युपमध्यतो मध्यत उपदधाति उपदधाति दधात्युपोपदधाति मध्यतो मध्यतो दधात्युपोप दधाति मध्यतो मध्यतो दधाति दधाति मध्यत एवैव मध्यतो दधाति दधाति मध्यत एव मध्यत एवैव मध्यतो मध्यत एवास्मा अस्मा एव मध्यतो मध्यत एवास्मै एवास्मा अस्मा एवैवास्मा ऊर्जमूर्जमस्मा एवैवास्मा ऊर्जम् अस्मा ऊर्जमूर्जमस्मा अस्मा ऊर्जम् दधाति दधात्यूर्जमस्मा अस्मा ऊर्जम् दधाति ऊर्जम् दधाति दधात्योर्जमूर्जम् दधाति तस्मात्तस्मात्तधात्योर्जमूर्जन्दधातिस्मान्मध्यतो मध्यतस्तस्मात्तधातिदधातिस्मान्मध्यतः अस्मान्मध्यतो मध्यतस्तस्मात्तस्मान्मध्यत ऊर्जोर्जा मध्यतस्तस्मात्तस्मान्मध्यत ऊर्जा ऊर्जोर्जा मध्यतो मध्यत ऊर्जा भुञ्जते भुञ्जत ऊर्जा मध्यतो मध्यत ऊर्जा भुञ्जते ऊर्जा भुञ्जते भुञ्जत ऊर्जोर्जा भुञ्जत इयद् भुञ्जत ऊर्जोर्जा भुञ्जत इयद् भुञ्जत इयद् इयद् भुञ्जते भुञ्जत इयद् भवति भवति यद् भुञ्जते भुञ्जत इयद् भवति यद् भवति भवति यदि यद् भवति प्रजापतिना प्रजापतिना भवति यदि यद् भवति प्रजापतिना भवति प्रजापतिना प्रजापतिना भवति भवति प्रजापतिना यज्ञमुखेन यज्ञमुखेन प्रजापतिना भवति भवति प्रजापतिना यज्ञमुखेन प्रजापतिना यज्ञमुखेन यज्ञमुखेन प्रजापतिना प्रजापतिना यज्ञमुखेन संहितगो संहितं यज्ञमुखेन प्रजापतिना प्रजापतिना यज्ञमुखेन संहितं प्रजापतिनेति प्रजापतिना यज्ञमुखेन संमितगो संमितं यज्ञमुखेन यज्ञमुखेन संमितमवाव संमितं यज्ञमुखेन यज्ञमुखेन संमितमवाज्ञमुखेनेति यज्ञमुखेन संमितमवाव संमितगो संमितमवहन्ति हन्त्यव संमितगो संमितमवहन्ति संमितमिति सं अवहन्ति हन्त्यवावहन्त्यन्नमन्नगो हन्त्यवावहन्त्यन्नम् हन्त्यन्नमन्नगो हन्ति हन्त्यन्नमेवैवान्नगो हन्ति हन्त्यन्नमेव अन्नमेवैवान्नमन्नमेवाकरकरेवान्नमन्नमेवाकरकरे वैवाकर्वैष्णव्या वैष्णव्याकरे वैवाकर्वैष्णव्या वैष्णव्या वैष्णव्याकरकर्वैष्णव्यर्चा वैष्णव्याकरकर्वैष्णव्यर्चा वैष्णव्यर्चच्चा वैष्णव्यर्चोपोपार्चा वैष्णव्या वैष्णव्यर्चोपोपार्चोपदधात्युपार्चोपदधाति दधात्युपोपदधाति विष्णुर्विष्णुर्दधात्युपोपदधाति विष्णुः विष्णुर्विष्णुर्दधाति वै विष्णुर्विष्णुर्वै यज्ञो यज्ञो वै विष्णुर्विष्णुर्वै यज्ञः यज्ञो यज्ञो वै वै यज्ञो वैष्णवा यज्ञो वै वैष्णवा वैष्णवा यज्ञो यज्ञो वैष्णवा वनस्पतयो वनस्पतयो वैष्णवा यज्ञो यज्ञो वैष्णवा वनस्पतयः वैष्णवा वनस्पतयो वनस्पतयो वैष्णवा वैष्णवा वनस्पतयो यज्ञे यज्ञे वनस्पतयो वैष्णवा वैष्णवा वनस्पतयो यज्ञे वनस्पतयो यज्ञे यज्ञे वनस्पतयो वनस्पतयो यज्ञ एवैव यज्ञे वनस्पतयो वनस्पतयो यज्ञ एव यज्ञ एवैव यज्ञे यज्ञ एव यज्ञं यज्ञमेव यज्ञे यज्ञ एव यज्ञम् एव यज्ञं यज्ञमेवैव यज्ञं प्रति प्रतियज्ञमेवैव यज्ञं प्रति यज्ञं प्रति प्रतियज्ञं यज्ञं प्रतिष्ठापयति स्थापयति प्रतियज्ञं यज्ञं प्रतिष्ठापयति स्थापयति स्थापयति प्रति प्रतिष्ठापयति स्थापयतीति स्थापयति येषां वै वा येषामेषां वा एतदेतद्वा येषामेषां वा एतद् एतदेतद्वैव एतल्लोकानां लोकानामेतद्वैव एतल्लोकानां लोकानामेतदेतल्लोकानां ज्योतिर्ज्योतिर्लोकानामेतदेतल्लोकानां ज्योतिः लोकानां ज्योतिर्ज्योतिर्लोकानां लोकानां ज्योतिःसंभृतगो संभृतं ज्योतिर्लोकानां लोकानां ज्योतिःसंभृतं ज्योतिःसंभृतगो संभृतं ज्योतिर्ज्योतिःसंभृतं यद्यत्संभृतं ज्योतिर्ज्योतिःसंभृतं यत् यद्यत्संभृतगो संभृतं यदुखोखा यत्संभृतगो संभृतं यदुखा संभृतमिति संभृतम् यदुखोखा यद्यदुखा यद्यदुखा यद्यदुखायत् दुखा यद्यदुखोखा यदुखा मुखां यदुखोखा यदुखा यदुखा मुखां यद्यदुखामुपदधात्युपदधात्युखां यद्यदुखामुपदधाति मुखामुपदधात्युपदधात्युखामुखामुपदधात्येभ्य एभ्य उपदधात्युखामुखामुपदधात्येभ्यः त्येभ्य एभ्य उपदधात्युपदधात्येभ्य एवैवैभ्य उपदधात्युपदधात्येभ्य एव दधातीत्युपादधाति एभ्य एवैवैभ्य एभ्य एव लोकेभ्यो लोकेभ्य एवैभ्य एभ्य एव लोकेभ्यः एव लोकेभ्यो लोकेभ्य एवैव लोकेभ्यो ज्योतिर्ज्योतिर्लोकेभ्य एवैव लोकेभ्यो ज्योतिः लोकेभ्यो ज्योतिर्ज्योतिर्लोकेभ्यो लोकेभ्यो ज्योतिरवावज्योतिर्लोकेभ्यो लोकेभ्यो ज्योतिर्वा ज्योतिरवावज्योतिर्ज्योतिरवरुन्धेरुन्धेव ज्योतिर्ज्योतिरवरुन्धे रुन्धे वावरुन्धे मध्यतो मध्यतो रुन्धे वावरुन्धे मध्यतः मध्यतो मध्यतो रुन्धे रुन्धे मध्यत उपोपमध्यतो रुन्धे रुन्धे मध्यत उपाध्यत उपोपमध्यतो मध्यत उपदधाति दधात्युपमध्यतो मध्यत उपदधाति उपदधाति दधात्युपोपदधाति मध्यतो मध्यतो दधात्युपोपदधाति मध्यतः मध्यतो मध्यतो दधाति दधाति मध्यत एवैव मध्यतो दधाति दधाति मध्यत एव एवैव मध्यतो मध्यत एवास्मास्मा एव मध्यतो मध्यत एवास्मै एवास्मास्मा एवैवास्मै ज्योतिर्ज्योतिरस्मा एवैवास्मै ज्योतिः अस्मै ज्योतिर्ज्योतिरस्मास्मै ज्योतिर्दधाति दधाति ज्योतिरस्मास्मै ज्योति ज्योतिर्दधाति ज्योतिर्दधाति दधाति ज्योतिर्ज्योतिर्दधाति तस्मात् तस्मात् दधाति ज्योतिर्ज्योतिर्दधाति तस्मात् दधाति दधाति तस्मान् मध्यतो मध्यतस्तस्मात् दधाति दधाति तस्मान् मध्यतः मध्यतो मध्यतस्तस्मात् तस्मान् मध्यतो ज्योतिर्ज्योतिर्मध्यतस्तस्मात् तस्मान् मध्यतो ज्योतिः मध्यतो ज्योतिर्ज्योतिर्मध्यतो मध्यतो ज्योतिर्वोव ज्योतिर्मध्यतो मध्यतो ज्योतिर्वा ज्योतिर्वोव ज्योतिर्ज्योतिर्वा स्मः स्मः उव ज्योतिर्ज्योतिर्वा स्महे स्मः स्मः उपोपास्महे सिकदाभिः सिकदाभिरास्मः उपोपास्मः सिकदाभिः स्महे सिकदाभिः सिकदाभिरास्मः आस्महे सिकदाभिः पूरयति पूरयति सिकदाभिरास्मः आस्महे सिकदाभिः पूरयति सिकदाभिः पूरयति पूरयति सिकदाभिः सिकदाभिः पूरयत्येतदेतत् पूरयति सिकदाभिः सिकदाभिः पूरयत्येतत् पूरयत्येतदेतत् पूरयति पूरयत्येतद्वैव एतत् पूरयति पूरयत्येतद्वै एतद्वैव एतदेतद्वा अग्नेरग्नेर्वा एतदेतद्वा अग्नेः अग्नेरग्नेर्वैव अग्नेर्वैश्वानरस्य वैश्वानरस्याग्नेर्वैव अग्नेर्वैश्वानरस्य अग्नेर्वैश्वानरस्य वैश्वानरस्याग्नेरग्नेर्वैश्वानरस्य रूपगुं रूपं वैश्वानरस्याग्नेरग्नेर्वैश्वानरस्य रूपं वैश्वानरस्य रूपगुं रूपं वैश्वानरस्य वैश्वानरस्य रूपगुं रूपेण रूपेण रूपं वैश्वानरस्य वैश्वानरस्य रूपगुं रूपेण रूपगुं रूपेण रूपेण रूपगुं रूपगुं रूपेणैवैव रूपेण रूपगुं रूपेणैव रूपेणैवैव रूपेण रूपेणैव वैश्वानरं वैश्वानरमेव रूपेण रूपेणैव वैश्वानरम् एव वैश्वानरं वैश्वानरमेवैव वैश्वानरमवाव वैश्वानरमेवैव वैश्वानरमवा वैश्वानरमवाव वैश्वानरं वैश्वानरमवरुन्धेरुन्धेव वैश्वानरं वैश्वानरमवरुन्धे वरुन्धेरुन्धे वावरुन्धेयं यगुरुन्धे वावरुन्धेयम् ेयं यगोरुन्धेरुन्धेयं कामयेत कामयेत यगोरुन्धेरुन्धेयं कामयेत यं कामयेत कामयेत यं यं कामयेत क्षोधुकः क्षोधुकः कामयेत यं यं कामयेत क्षोधुकः कामयेत क्षोधुकः क्षोधुकः कामयेत कामयेत क्षोधुकः स्यात् स्यात् क्षोधुकः कामयेत कामयेत क्षोधुकः स्यात् क्षोधुकः स्यात् स्यात् क्षोधुकः क्षोधुकः स्यादिति स्यात् क्षोधुकः क्षोधुकः स्यादिति स्यादिति स्यात् स्यादित्यो नामो नामिति स्यात् स्यादित्यूनात्यो नामो नामिदित्यूनान्दस्य तस्यो नामिदित्यूनान्दस्य ऊनान्दस्य तस्यो नामो नान्दस्योपोपतस्यो नामो नान्दस्योपास्योपोपतस्य तस्योपदध्यात् दध्यादुपतस्य तस्योपदध्यात् दध्यात् दध्यादुपोपदध्यात् क्षोधुकः क्षोधुको दध्यादुपोपदध्यात् क्षोधुकः क्षोधुकः क्षोधुको दध्यात् दध्यात् क्षोधुक एवैव क्षोधुको दध्यात् दध्यात् क्षोधुक एवैव क्षोधुकः क्षोधुक एव भवति भवत्येव क्षोधुकः क्षोधुक एव भवति एव भवति भवत्येवैव भवति यञ्यं भवत्येवैव भवति यं भवति यञ्यं भवति भवति यं कामयेत कामयेत यं भवति भवति यं कामयेत कामयेत कामयेत यञ्यं कामयेतानुपदस्यदनुपदस्यत् कामयेत यञ्यं कामयेतानुपदस्यत् कामयेतानुपदस्यदनुपदस्यत् कामयेत कामयेतानुपदस्यदन्नमन्नमनुपदस्यत् कामयेत कामयेतानुपदस्य धन्नम् अनुपदस्य धन्नमन्नमनुपदस्य धनुपदस्य धन्नमद्यादद्यादन्नमनुपदस्य धनुपदस्य धन्नमद्यादन्नमद्यादिति पूर्णाम् पूर्णामित्यद्यादद्यादिति पूर्णाम् पूर्णामिदीति पूर्णान्तस्य तस्य पूर्णामिदीति पूर्णान्तस्य पूर्णान्तस्य तस्य पूर्णाम् पूर्णान्तस्योपोपदस्य पूर्णाम् पूर्णान्तस्योपास्योपोपदस्य तस्योपदध्यात् दध्यादुपदस्य तस्योपदध्यात् दध्यात् दध्यादुपोपदध्यादनुपदस्य दध्यादुपोपदध्यादनुपदस्य दध्यादनुपदस्य दध्यादनुपदस्य देवैवानुपदस्य दध्यात् दध्यादनुपदस्य देवानुपदस्य देवैवानुपदस्य धनुपदस्य देवान्नमन्नमेवानुपदस्य धनुपदस्य देवान्नम् अनुपदस्यदित्यनुपा ैवान्नमन्नमेवैवान्नमत्यन्नमेवैवान्नमत्ति सहस्रगो सहस्रमत्यन्नमन्नमत्ति सहस्रम् अत्यसहस्रगो सहस्रमत्यत्यसहस्रम् वै वै सहस्रमत्यत्यसहस्रम् वै सहस्रम् वै वै सहस्रगो सहस्रम् वै प्रतिप्रति वै सहस्रगो सहस्रम् वै प्रति प्रति पुरुषः पुरुषः प्रतिप्रति पुरुषः पशूनाम् पशूनाम् पुरुषः प्रतिप्रति पुरुषः पशूनाम् पशूनाम् पशूनाम् पुरुषः पुरुषः पशूनाम् यच्छति यच्छति पशूनाम् पुरुषः पुरुषः पशूनाम् यच्छति पशूनाम् यच्छति यच्छति पशूनाम् पशूनाम् यच्छति सहस्रगो सहस्रम् यच्छति पशूनाम् पशूनाम् यच्छति सहस्रम् यच्छति सहस्रगो सहस्रम् यच्छति यच्छति सहस्रमन्ये सहस्रम् यच्छति यच्छति सहस्रमन्ये सहस्रमन्ये न्ये सहस्रगो सहस्रमन्ये पशवः पशवोऽन्ये सहस्रगो सहस्रमन्ये पशवः पशवः पशवोऽन्ये न्ये पशवो मध्ये मध्ये पशवोऽन्ये न्ये पशवो मध्ये पशवो मध्ये मध्ये पशवः पशवो मध्ये पुरुषशीरुषम् पुरुषशीरुषम् मध्ये पशवः पशवो मध्ये पुरुषशीरुषम् मध्ये पुरुषशीरुषम् पुरुषशीरुषम् मध्ये मध्ये पुरुषशीरुषमुपोपपुरुषशीरुषम् मध्ये मध्ये पुरुषशीरुषमुपशीरुषमुपोपपुरुषशीरुषम् पुरुषशीरुषमुपदधाति दधात्युपपुरुषशीरुषम् पुरुषशीरुषमुपदधाति पुरुषशीरुषमिति पुरुष शीरुषमुपदधाति दधात्युपोपदधाति सवीर्यत्वाय सवीर्यत्वाय दधात्युपोपदधाति सवीर्यत्वाय दधाति सवीर्यत्वाय सवीर्यत्वाय दधाति दधाति सवीर्यत्वायोखाय मुखायागो सवीर्यत्वाय दधाति दधाति सवीर्यत्वायोखाया सवीर्यत्वायोखाय मुखायागो सवीर्यत्वाय सवीर्यत्वायोखायामप्यप्युखायागो सवीर्यत्वाय सवीर्यत्वायोखायामपि सवीर्यत्वायेति सवीर्यत्वायामप्यप्युखाय मुखायामपि दधाति दधात्यप्युखाय मुखायामपि दधाति दधात्यप्यपि दधाति प्रतिष्ठाम् प्रतिष्ठाम् दधात्यप्यपि दधाति प्रतिष्ठाम् प्रतिष्ठाम् प्रतिष्ठाम् दधाति दधाति प्रतिष्ठामेवैव प्रतिष्ठाम् दधाति दधाति प्रतिष्ठामेव प्रतिष्ठामेवैव प्रतिष्ठाम् प्रतिष्ठामेवैन तेन देव प्रतिष्ठाम् प्रतिष्ठामेवैन प्रतिष्ठामिति प्रतिष्ठा एवैन तेन देवैवैनद्गमयति गमयत्येन देवैवैनद्गमयति गमयति गमयत्येन देनद्गमयति व्यर्थम् व्यर्थम् गमयत्येन देनद्गमयति व्यर्थम् गमयति व्यर्थम् व्यर्थम् गमयति गमयति व्यर्थम् वै वै व्यर्थम् गमयति गमयति व्यर्थम् वै व्यर्थम् वै वै व्यर्थम् व्यर्थम् वा एतदेतद् वै व्यर्थम् व्यर्थम् वा एतद् व्यर्थमिति वै व्यर्थम् एतदेतद्वै वा एतत्प्राणैः प्राणैरेतद्वै वा एतत्प्राणैः प्राणैः प्राणैरेतदेतत्प्राणैरमेध्यममेध्यम् प्राणैरेतदेतत्प्राणैरमेध्यम् प्राणैरमेध्यममेध्यम् प्राणैः प्राणैरमेध्यम् यद्यदमेध्यम् प्राणैः प्राणैरमेध्यम् यत् प्राणैरिति प्राणैमेध्यम् यद्यदमेध्यममेध्यम् यत्पुरुषशीरुषम् पुरुषशीरुषम् यदमेध्यममेध्यम् यत्पुरुषशीरुषम् यत्पुरुषशीरुषम् पुरुषशीरुषम् यद्यत्पुरुषशीरुषममृतममृतम् पुरुषशीरुषम् यद्यत्पुरुषशीरुषममृतम् पुरुषशीरुषममृतममृतम् पुरुषशीरुषम् पुरुषशीरुषममृतम् खलु खल्ममृतम् पुरुषशीरुषम् पुरुषशीरुषममृतम् खलु पुरुषशीरुषमिति पुरुष शीरुषम् अमृतम् खलु खल्ममृतममृतम् खलु वै वै खल्ममृतममृतम् खलु वै वै वै खलु खलु वै प्राणाः प्राणा वै खलु खलु वै प्राणा प्राणाः प्राणा वै वै प्राणा अमृतममृतम् प्राणा वै वै प्राणा अमृतम् प्राणा अमृतममृतम् प्राणाः प्राणा अमृतगो हिरण्यगो हिरण्यममृतम् प्राणाः प्राणा अमृतगो हिरण्यम् प्राणा इति प्राणाः अमृतगो हिरण्यगो हिरण्यममृतममृतगो हिरण्यम् प्राणेषु प्राणेषु हिरण्यममृतममृतगो हिरण्यम् प्राणेषु हिरण्यम् प्राणेषु प्राणेषु हिरण्यगो हिरण्यम् प्राणेषु हिरण्यशल्कान् हिरण्यशल्कान् प्राणेषु हिरण्यगो हिरण्यम् प्राणेषु हिरण्यशल्कान् हिरण्यशल्कान् हिरण्यशल्कान् प्राणेषु प्राणेषु हिरण्यशल्कान् प्रति प्रति हिरण्यशल्कान् प्राणेषु प्राणेषु हिरण्यशल्कान् प्रति प्राणेष्विति प्राणेषु हिरण्यशल्कान् प्रति प्रति हिरण्यशल्कान् शल्कान् हिरण्यशल्कान् प्रत्यस्यत्यस्यति प्रतिहिरण्यशल्कान् हिरण्यशल्कान् प्रत्यस्यति हिरण्यशल्कान् हिरण्यशल्कान् यस्यत्यस्यति प्रतिप्रत्यस्यति प्रतिष्ठां प्रतिष्ठामस्यति प्रतिप्रत्यस्यति प्रतिष्ठां प्रतिष्ठामस्यत्यस्यति प्रतिष्ठामेवैव प्रतिष्ठामस्यत्यस्यति प्रतिष्ठामेव प्रतिष्ठामेवैव प्रतिष्ठां प्रतिष्ठामेवैन देन देव प्रतिष्ठां प्रतिष्ठामेवैनत् प्रतिष्ठामिति प्रतिष्ठामेवैन देन देवैवैनद्गमयित्वागमयित्वैन देवैवैनद्गमयित्वा गमयित्वागमयित्वैन देनद्गमयित्वा प्राणैः प्राणैर्गमयित्वैन देनद्गमयित्वा प्राणैः प्राणैर्गमयित्वागमयित्वा प्राणैः सगुंसं प्राणैर्गमयित्वागमयित्वा प्राणैः समर्थयत्यद्धैर्सं प्राणैः प्राणैः समर्थयति प्राणैरिति प्राणैः समर्थयत्यर्थयति सगुं समर्थयति दध्ना दध्नार्थयति सगुं समर्थयति दध्नार्थयत्यर्थयति लध्नामधुमिश्रेण मधुमिश्रेण दध्नार्थयत्यर्थयति दध्नामधुमिश्रेण दध्नामधुमिश्रेण मधुमिश्रेण दध्ना दध्नामधुमिश्रेण पूरयति पूरयति मधुमिश्रेण दध्ना दध्नामधुमिश्रेण पूरयति मधुमिश्रेण पूरयति पूरयति मधुमिश्रेण मधुमिश्रेण पूरयति मधव्यो मधव्यः पूरयति मधुमिश्रेण मधुमिश्रेण पूरयति मधव्यः पूरयति मधुमिश्रेणेति मधुमिश्रेण पूरयति मधव्यो मधव्यः पूरयति पूरयति मधव्यो सान्यसानि मधव्यः पूरयति पूरयति मधव्यो सानि मधव्यो सान्यसानि मधव्यो मधव्यो सानीतीत्यसानि मधव्यो मधव्यो सानीति सानीतीत्यसान्यसानीति श्रुतातङ्केन श्रुतातङ्केनेत्यसान्यसानीति श्रुतातङ्केन इति श्रुतातङ्केन श्रुतातङ्केनेदीति श्रुतातङ्केन मेध्यत्वाय मेध्यत्वाय श्रुतातङ्केनेदीति श्रुतातङ्केन मेध्यत्वाय आतङ्केन मेध्यत्वाय मेध्यत्वाय श्रुतातङ्केन श्रुतातङ्केन मेध्यत्वाय ग्राम्यं ग्राम्यं मेध्यत्वाय श्रुतातङ्केन श्रुतातङ्केन मेध्यत्वाय ग्राम्यं श्रुतातङ्केनेति श्रुता आतङ्केन मेध्यत्वाय ग्राम्यं ग्राम्यं मेध्यत्वाय मेध्यत्वाय ग्राम्यं वै वै ग्राम्यं मेध्यत्वाय मेध्यत्वाय ग्राम्यं वै मेध्यत्वायेति मेध्यत्वाय ग्राम्यं वै वै ग्राम्यं ग्राम्यं वा एतदेतत् वै ग्राम्यं ग्राम्यं वा एतत् एतदेतद्वै वा एतदन्नमन्नमेतद्वै वा एतदन्नम् एतदन्नमन्नमेतदेतदन्नय्यद्यदन्नमेतदेतदन्नय्यत् अन्नय्यद्यदन्नमन्नय्यद्दधिदधि यदन्नमन्नय्यद्दधि यद्दधिदधि यद्यद्दध्यारण्यमारण्यं दधि यद्यद्दध्यारण्यम् दध्यारण्यमारण्यं दधि दध्यारण्यं मधुमध्वारण्यं दधि दध्यारण्यं मधु आरण्यं मधुमध्वारण्यमारण्यं मधु यद्यन्मध्वारण्यमारण्यं मधु यद् मधु यद्यन्मधु मधु यद्दध्ना दध्नायन्मधु मधु यद्दध्नामधुमिश्रेण मधुमिश्रेण दध्ना दध्नामधुमिश्रेण पूरयति पूरयति मधुमिश्रेण दध्ना दध्नामधुमिश्रेण पूरयति मिश्रेण पूरयति पूरयति मधुमिश्रेण मधुमिश्रेण पूरयत्युभयस्योभयस्य पूरयति मधुमिश्रेण मधुमिश्रेण पूरयत्युभयस्य मधुमिश्रेणेति मधुमिश्रेण पूरयत्युभयस्योभयस्य पूरयति पूरयत्युभयस्यावरुध्या अवरुध्या उभयस्य पूरयति पूरयत्युभयस्यावरुध्यैभयस्यावरुध्या अवरुध्या उभयस्योभयस्यावरुध्यै पशुशीरुषाणि पशुशीरुषाण्यवरुध्या उभयस्योभयस्यावरुध्यै पशुशीरुषाणि पशुशीरुषाणि पशुशीरुषाण्यवरुध्या अवरुध्यै पशुशीरुषाण्युपोप पशुशीरुषाण्यवरुध्या अवरुध्यै पशुशीरुषाण्युप अवरुध्या इत्यवरुध्यै पशुशीरुषाण्युपोप पशुशीरुषाणि पशुशीरुषाण्युप दधाति दधात्युप पशुशीरुषाणि पशुशीरुषाण्युप दधाति पशुशीरुषाणीति पशु शीरुषाणि दधाति दधात्युपोप दधाति पशवः पशवो दधात्युपोप दधाति पशवः पशवः पशवो दधाति दधाति पशवो वै वै पशवो दधाति दधाति पशवो वै पशवो वै वै पशवः पशवो वै पशुशीरुषाणि पशुशीरुषाणि वै पशवः पशवो वै पशुशीरुषाणि वै पशुशीरुषाणि पशुशीरुषाणि वै वै पशुशीरुषाणि पशून् पशून् पशुशीरुषाणि वै वै पशुशीरुषाणि पशून् शीरुषाणि पशून् पशून् पशुशीरुषाणि पशुशीरुषाणि पशूनेवैव पशून् पशुशीरुषाणि पशुशीरुषाणि पशूनेव पशुशीरुषाणीति पशु शीरुषाणि पशूनेवैव पशून् पशूनेव वैव पशून् पशूनेव वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे यञ्जगोरुन्धे वावरुन्धेयम् रुन्धेयं यगोरुन्धे रुन्धेयं कामयेत कामयेत यगोरुन्धे रुन्धेयं कामयेत कामयेत कामयेत यञ्जं कामयेत पशुरपशुः कामयेत यञ्जं कामयेत पशुः कामयेत पशुरपशुः कामयेत कामयेत पशुः स्यात् स्याद पशुः कामयेत कामयेत पशुः स्यात् स्यादपशुरपशुस्यादिति स्यात् स्यादिति विशोचीनानि विशोचीनानीति स्यात् स्यादिति विशोचीनानि विशोचीनानि विशोचीनानीति विशोचीनानि तस्य तस्य विशोचीनानीति विशोचीनानि तस्य विशोचीनानि तस्य तस्य विशोचीनानि विशोचीनानि तस्योपोपदस्य विशोचीनानि विशोचीनानि तस्योपास्योपोपदस्योपदध्याद्ध्यातुपदस्योपदध्याद्ध्यातुपदध्याद् विशूचो विशूचो दध्यादुपोपदध्याद् विशूचः विशूचो विशूचो दध्यात् दध्यात् विशूच एवैव विशूचो दध्यात् दध्यात् विशूच एव विशूच एवैव विशूचो विशूच एवास्मादस्मादेव विशूचो विशूच एवास्मात् एवास्मादस्मादेवैवास्मात् पशून् पशूनस्मादेवैवास्मात् पशून् पशूनस्मादस्मात् पशून् दधाति पशून् दधाति दधाति पशून् पशून् दधात्य पशुरपशुर्दधाति पशून् पशून् दधात्य पशुः दधात्य पशुरपशुर्दधाति दधात्य पशुरेवैव पशुर्दधाति दधात्य पशुरेव पशुरेवैव पशुरपशुरेव भवति भवत्येव पशुरपशुरेव भवति एव भवति भवत्येवैव भवति यञ्जं भवत्येवैव भवति यं भवति यञ्जं भवति भवति यं कामयेत कामयेत यं भवति भवति यं कामयेत कामयेत कामयेत यञ्जं कामयेत पशुमान् पशुमान् कामयेत यञ्जं कामयेत पशुमान् कामयेत पशुमान् पशुमान् कामयेत कामयेत पशुमान् स्यात् स्यात् पशुमान् कामयेत कामयेत पशुमान् स्यात् पशुमान् स्यात् स्यात् पशुमान् पशुमान् स्यादिति स्यात् पशुमान् पशुमान् स्यादिति पशुमानिति पशुमान् स्यादिति स्यात् स्यादिति समीचीनानि समीचीनानीति स्यात् स्यादिति समीचीनानि समीचीनानि समीचीनानीति समीचीनानि तस्य तस्य समीचीनानीति समीचीनानि तस्य समीचीनानि तस्य तस्य समीचीनानि समीचीनानि तस्योपोपदस्य समीचीनानि समीचीनानि तस्योपास्योपोपदस्य तस्योपदध्याद्दध्यादुपदस्य तस्योपदध्याद् दध्यादुपोपदध्यात् समीचः समीचो दध्यादुपोपदध्यात् समीचः दध्यात् समीचः समीचो दध्यात् दध्यात् समीच एवैव समीचो दध्यात् दध्यात् समीच एव समीच एवैव समीचः समीच एवास्मा अस्मा एव समीचः समीच एवास्मै एवास्मा अस्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून्मै पशून् पशूनस्मा अस्मै पशून् दधाति दधाति पशूनस्मा अस्मै पशून् दधाति पशून् दधाति दधाति पशून् पशून् दधाति पशुमान् पशुमान् दधाति पशून् पशून् दधाति पशुमान् दधाति पशुमान् पशुमान् दधाति दधाति पशुमानेवैव पशुमान् दधाति दधाति पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमानेव भवति भवत्येवैव भवति पुरस्तात् पुरस्तात् भवत्येवैव भवति पुरस्तात् भवति पुरस्तात् पुरस्तात् भवति भवति पुरस्तात् प्रतीचीनम् प्रतीचीनम् पुरस्तात् भवति भवति पुरस्तात् प्रतीचीनम् पुरस्तात् प्रतीचीनम् प्रतीचीनम् पुरस्तात् पुरस्तात् प्रतीचीनमश्वस्याश्वस्य प्रतीचीनम् पुरस्तात् पुरस्तात् प्रतीचीनमश्वस्याश्वस्य प्रतीचीनम् प्रतीचीनमश्वस्योपोपाश्वस्य प्रतीचीनम् प्रतीचीनमश्वस्योपाश्वस्योपोपाश्वस्याश्वस्योपदधाति दधात्युपाश्वस्याश्वस्योपदधाति उपदधाति दधात्युपोपदधारि पश्चात् पश्चाद्दधात्यु युवोपदधाति पश्चात् पश्चात् पश्चाद्दधाति दधाति पश्चात् प्राचीनम् प्राचीनम् पश्चाद्दधाति दधाति पश्चात् प्राचीनम् पश्चात् प्राचीनम् प्राचीनम् पश्चात् पश्चात् प्राचीनम् ऋषभस्य ऋषभस्य प्राचीनम् पश्चात् पश्चात् प्राचीनम् ऋषभस्य प्राचीनम् ऋषभस्य ऋषभस्य प्राचीनम् प्राचीनम् ऋषभस्यापशवो पशव ऋषभस्य प्राचीनम् प्राचीनम् ऋषभस्यापशवः ऋषभस्यापशवोपशव ऋषभस्य ऋषभस्यापशवो वै वा अपशव ऋषभस्य ऋषभस्यापशवो वै अपशवो वै वा अपशवोपशवो वा अन्येऽन्ये वा अपशवोपशवो वा अन्ये अन्ये अन्ये वै वा अन्ये गो अश्वेभ्यो गो अश्वेभ्योऽन्ये वै वा अन्ये गो अश्वेभ्यः अन्ये गो अश्वेभ्यो गो अश्वेभ्योऽन्ये अन्ये गो अश्वेभ्यः पशवः पशवो गो अश्वेभ्योऽन्ये अन्यो गो अश्वेभ्यः पशवः गो अश्वेभ्यः पशवः पशवो गो अश्वेभ्यो गो अश्वेभ्यः पशवो गो अश्वान् गो अश्वान् पशवो गो अश्वेभ्यो गो अश्वेभ्यः पशवो गो अश्वान् अश्वेभ्य इति गो अश्वेभ्य पशवो गो अश्वान् गो अश्वान् पशवः पशवो गो अश्वानेवैव गो अश्वान् पशवः पशवो गो अश्वानेव अश्वानेवैव गो अश्वान् गो अश्वानेवास्मा अस्मा एव गो अश्वान् गो अश्वानेवास्मै गो अश्वानिति गो अश्वानेरास्मा अस्मा एवैवास्मै समीचः समीचोऽस्मा एवैवास्मै समीचः अस्मै समीचः समीचो अस्मास्मै समीचो दधाति दधाति समीचो अस्मास्मै समीचो दधाति समीचो दधाति दधाति समीचः समीचो दधात्येतावन्त एतावन्तो दधाति समीचः समीचो दधात्येतावन्तः दधात्येतावन्त एतावन्तो दधाति दधात्येतावन्तो वै वा एतावन्तो दधाति दधात्येतावन्तो वै एतावन्तो वै वा एतावन्त एतावन्तो वै पशवः पशवो वा एतावन्त एतावन्तो वै पशवः पशवः पशवो वै वे पशवो द्विपादो द्विपादः पशवो वै वे पशवो द्विपादः द्विपादो द्विपादः पशवः पशवो द्विपादश्च द्विपादः पशवः पशवो द्विपादश्च द्विपादश्च द्विपादो द्विपादश्च चतुष्पादश्च दुष्पादश्च द्विपादो द्विपादश्च चतुष्पादः द्विपाद इति द्विपादः चतुष्पादश्च दुष्पादश्च चतुष्पादश्च चतुष्पादश्च चतुष्पादश्च दुष्पादश्च चतुष्पादश्च दुष्पादश्च तागुस्तागुश्च चतुष्पादश्च दुष्पादश्च चतुष्पाद इति चतुःपादः तागुस्तागुश्च चतानुवै वै तागुश्च चतानुवै तागुस्तानु वा एतदेतद्वै तागुस्तानु वा एतदे एतदेतद्वै वा एतदग्ना भग्नावेतद्वै वा एतदग्नौ एतदग्ना भग्नावेतदेतदग्नौ प्रप्राग्नावेतदेतदग्नौ प्राग्नौ प्रप्राग्नावग्नौ प्रदधाति दधाति प्राग्नावग्नौ प्रदधाति दधाति दधाति प्रप्रदधाति यद्यद्दधाति प्रप्रदधाति यद् यद्यद्दधाति दधाति यत्पशुशीरुषाणि पशुशीरुषाणि यद्दधाति दधाति यत्पशुशीरुषाणि पशुशीरुषाणि पशुशीरुषाणि यद्यत्पशुशीरुषाण्युपदधात्युपदधाति पशुशीरुषाणि यद्यत्पशुशीरुषाण्युपदधाति शीरुषाण्युपदधात्युपदधाति पशुशीरुषाणि पशुशीरुषाण्युपदधात्यमुममुमुपदधाति पशुशीरुषाणि पशुशीरुषाण्युपदधात्यमुम् पशुशीरुषाणीति पशु शीरुषाणि आत्यमुममुमुपदधात्युपदधात्यमुमारण्यमारण्यममुमुपदधात्युपदधात्यमुमारण्यम् उपदधातीत्युपादधाति अमुमारण्यमारण्यममुमुमारण्यमन्वन्वारण्यममुमुमारण्यमनो अरण्यमन्वन्वारण्यमारण्यमनुते अन्वारण्यमारण्यमरुते अनुते अन्वनुते दिशामि दिशामि ते अन्वनुते दिशामि दिशामि दिशामि ते दिशामि दीति दिशामि ते दिशामि दिशामि दीति दिशामि दिशामीत्याह हेति दिशामि दिशामीत्याह हेदीत्याह ग्राम्येभ्यो ग्राम्येभ्य आहेदीत्याह ग्राम्येभ्यः ग्राम्येभ्यो ग्राम्येभ्य आह ग्राम्येभ्य एवैव ग्राम्येभ्य आह एवाह ग्राम्येभ्य एव ग्राम्येभ्य एवैव ग्राम्येभ्यो ग्राम्येभ्य एव पशुभ्यः पशुभ्य एव ग्राम्येभ्यो ग्राम्येभ्य एव पशुभ्यः पशुभ्यः पशुभ्य एवैव पशुभ्य आरण्यानारण्यान् पशुभ्य एवैव पशुभ्य आरण्यान् पशुभ्य आरण्यानारण्यान् पशुभ्यः पशुभ्य आरण्यान् पशून् पशूनारण्यान् पशुभ्यः पशुभ्य आरण्यान् पशून् इति पशोभ्यः आरण्यान् पशून् पशूनारण्यानारण्यान् पशूञ्छुचकोशुचम् पशूनारण्यानारण्यान् पशूञ्छुचम् ृजति तस्मात्सृजत्युदुत्सृजति तस्मात् समावत् पशूनां पशूनागुं पशून् दगुंसुकादगुंसुकाः पशून् पशून् दगुंसुकाः स्युस्त्युर्दगुंसुकाः पशून् पशून् दगुंसुकाः स्युः दगुंसुकाः स्युस्त्युर्दगुंसुकादगुंसुकाः स्युर्यद्यत्स्युर्दगुंसुकादगुंसुकाः स्युर्यत् स्युर्यद्यत्स्युस्युर्यद्विशोचीनम् विशोचीनं यत्स्युस्त्युर्यद्विशोचीनम् विशुचीनम् विशुचीनम् यद्यद्विशुचीनमारण्यानारण्यान् विशुचीनम् यद्यद्विशुचीनमारण्यान् विशुचीनमारण्यानारण्यान् विशुचीनम् विशुचीनमारण्यान् यजुर्यजुरारण्यान् विशुचीनम् विशुचीनमारण्यान् आरण्यान् यजुर्यजुरारण्यानारण्यान् यजुरेवैव यजुरारण्यानारण्यान् यजुरेव यजुरेवैव यजुर्यजुरेव वदे देव यजुर्यजुरेव वदे देवैव वदे तवा ववदे द्वदे देवतान्तामववदे द्वदे देवतान्तामवावतान् त्रिशिन् त्रिशिन्तामवावतान् त्रिशिम् तान् त्रिशिन् त्रिशिन्तान् तान् त्रिशिगोरुन्धे रुन्धे त्रिशिन्तान् त्रिशिगोरुन्धे रुन्धे त्रिशिन् त्रिशिगोरुन्धे यायारुन्धे त्रिशिन् त्रिशिगोरुन्धे यान्धे यायारुन्धे रुन्धे या सर्पे सर्पे यारुन्धे रुन्धे या सर्पे सर्पे सर्पे याया सर्पे नन सर्पे याया सर्पेन सर्पे नन सर्पे सर्पेन ग्राम्यान् ग्राम्यान्न सर्पे सर्पेन ग्राम्यान् ग्राम्यान् ग्राम्यान्न ग्राम्यान् पशून् पशून् ग्राम्यान्न ग्राम्यान् पशून् ग्राम्यान् पशून् पशून् ग्राम्यान् ग्राम्यान् पशून् हिनस्ति हिनस्ति पशून् ग्राम्यान् ग्राम्यान् पशून् हिनस्ति पशून् हिनस्ति हिनस्ति पशून् पशून् हिनस्ति नन हिनस्ति पशून् पशून् हिनस्ति नन हिनस्ति हिनस्ति नारण्यानारण्यान्न हिनस्ति हिनस्ति नारण्यानारण्यानारण्यान्ननारण्यानथो अथो आरण्यान्ननारण्यानथो आरण्यानथो अथो आरण्यानारण्यानथो खलु खल्वथो आरण्यानारण्यानथो खलु अथो खलु खल्वथो अथो खलुपधेयमुपधेयम् खल्वथो अथो खलुपधेयम् अथो इत्यथो खलुपधेयमुपधेयम् खलु खलुपधेयमेवैवोपधेयम् खलु खलुपधेयमेव धेयमेवैवोपधेयमुपधेयमेव यद्यदेवोपधेयमुपधेयमेव यद्धेयमित्युपाधेयम् एव यद्यदेवैव यदुपदधात्युपदधाति यदेवैव यदुपदधाति यदुपदधात्युपदधाति यद्यदुपदधाति तेन तेनोपदधाति यद्यदुपदधाति तेन उपदधाति तेन तेनोपदधात्युपदधाति तेन तान् तान् तेनोपदधात्युपदधाति तेन तान्पदधातीत्युपादधाति तेन तान् तान् तेन तेन तान् त्रिशिन् त्रिशिन् तान् तेन तेन तान् त्रिशिम् तान् त्रिशिन् त्रिशिन् तान् तान् त्रिशिम ृषिमवावत्विषिन् द्विषिमवरुन्धे रुन्धे वत्विषिन् द्विषिमवरुन्धे रुन्धे रुन्धे वावरुन्धे यायारुन्धे वावरुन्धे यान्धे यायारुन्धे रुन्धे या सर्पे सर्पे यारुन्धे रुन्धे या सर्पे या सर्पे सर्पे याया सर्पे यद्यत् सर्पे याया सर्पे यत् सर्पे यद्यत् सर्पे सर्पे यद्यजुर्यजुर्यत् सर्पे सर्पे यद्यजुः यद्यजुर्यजुर्यद्यद्यजुर्वदति वदति यजुर् यद्यद्यजुर्वदति यजुर्वदति वदति यजुर्यजुर्वदति तेन तेन वदति यजुर्यजुर्वदति तेन वदति तेन तेन वदति तेन शान्तगो शान्तम् तेन वदति तेन शान्तम् तेन शान्तगो शान्तम् तेन तेन शान्तम् शान्तमिति शान्तम् पशुर्वै वै पशुः पशुर्वा एष एष वै पशुः पशुर्वा एषः एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश ग्निरग्निर्यदेश एष यदग्निः अग्निरग्निर्यद्यदग्निर्योनिर्योनिरग्निर्यद्यदग्निर्योनिर्योनिर्योनिरग्निरग्निर्योनिः खलु खलु योनिरग्निरग्निर्योनिः खलु योनिः खलु खलु योनिर्योनिः खलु वै वै खलु योनिर्योनिः खलु वै खलु वै वै खलु खलु वा एषैषा वै खलु खलु वा एषा एषैषा वै वा एषा पशोः पशोरेषा वै वा एषा पशो एषा पशोः पशोरेषैषा पशोर्विवि पशोरेषैषा पशोर्वि पशोर्विवि पशोः पशोर्विक्रियते क्रियते विपशोः पशोर्विक्रियते क्रियते क्रियते विविक्रियते यद्यत् क्रियते विविक्रियते यत् यद्यत् क्रियते क्रियते यत् प्राचीनम् प्राचीनम् यत् क्रियते क्रियते यत् प्राचीनम् यत्प्राचीनम् प्राचीनम् यद्यत्प्राचीनमैष्टगादैष्टगात् प्राचीनम् यद्यत्प्राचीनमैष्टगात् प्राचीनमैष्टगादै ईष्टकात् प्राचीनम् प्राचीनमैष्टकाद्यजुर्यजुरैष्टकात् प्राचीनम् प्राचीनमैष्टकाद्यजुः ऐष्टकाद्यजुर्यजुरैष्टकादै ईष्टकाद्यजुः क्रियते क्रियते यजुरैष्टकादै ईष्टकाद्यजुः क्रियते क्रियते क्रियते यजुर्यजुः क्रियते रेतो रेतः क्रियते यजुर्यजुः क्रियते रेतः रेतो रेतः क्रियते क्रियते रेतोपस्या अपस्या रेतः क्रियते क्रियते रेतोपस्या रेतोपस्या अपस्या रेतो रेतोपस्या अपस्या उपोपापस्या अपस्या उपदधाति दधात्युपापस्या अपस्या उपदधाति दधाति दधात्युपोपदधाति योनौ योनौ दधात्युपोपदधाति योनौ दधाति योनौ योनौ दधाति दधाति यो न वेवैव योनौ दधाति दधाति यो न वेव यो न वेवैव योनौ यो न वेव रेतो रेत एव योनौ यो न वेव रेतः एव रेतो रेत एवैव रेतो दधाति दधाति रेत एवैव रेतो दधाति रेतो दधाति दधाति रेतो रेतो दधाति पञ्च पञ्च दधाति रेतो रेतो दधाति पञ्च दधाति पञ्च पञ्च दधाति दधाति पञ्चोपोप पञ्च दधाति दधाति पञ्चोप पञ्चोपोप पञ्च पञ्चोप दधाति दधात्युपञ्च पञ्चोप दधाति दधाति दधात्युपोप दधाति पाङ्काः पाङ्का दधात्युपोप दधाति पाङ्काः दधाति पाङ्काः पाङ्का दधाति दधाति पाङ्काः पशवः पशवः पाङ्का दधाति दधाति पाङ्काः पशवः पाङ्काः पशवः पशवः पाङ्काः पाङ्काः पशवः पशोन् पशोन् पशवः पाङ्काः पाङ्काः पशवः पशोः पशवः पशून् पशून् पशवः पशवः पशूनेवैव पशून् पशवः पशवः पशूनेव पशूनेवैव पशोन् पशूनेवास्म अस्मा एव पशून् पशूनेवास्मैवास्म अस्मा एवैवास्मै प्रप्रास्म एवैवास्मै प्रप्रास्म अस्मै प्रजनयति जनयति प्रास्म अस्मै प्रजनयति जनयति जनयति प्रजनयति पञ्च पञ्च जनयति प्रजनयति पञ्च जनयति पञ्च पञ्च जनयति जनयति पञ्च पश्च दक्षिणतः पञ्च जनयति जनयति पञ्च दक्षिणतः पञ्च दक्षिणतो दक्षिणतः पञ्च पञ्च दक्षिणतो वज्रो वज्रो दक्षिणतः पञ्च पञ्च दक्षिणतो वज्रः वज्रो वज्रो दक्षिणतो दक्षिणतो वज्रो वै वै वज्रो दक्षिणतो दक्षिणतो वज्रो वै वज्रो वै वै वज्रो वज्रो वा अपस्या अपस्या वै वज्रो वज्रो वा अपस्या अपस्या अपस्या वै वा अपस्या वज्रेण वज्रेण अपस्या वै वा अपस्या वज्रेण अपस्या वज्रेण वज्रेण अपस्या अपस्या वज्रेणैवैव वज्रेण अपस्या अपस्या वज्रेणैव वज्रेणैवैव वज्रेण वज्रेणैव यज्ञस्य यज्ञस्यैव वज्रेण वज्रेणैव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्य दक्षिणतो दक्षिणतो यज्ञस्यैवैव यज्ञस्य दक्षिणतः यस्य दक्षिणतो दक्षिणतो यज्ञस्य यज्ञस्य दक्षिणतो रक्षागोचि रक्षागोचि दक्षिणतो यज्ञस्य यज्ञस्य दक्षिणतो रक्षागोचि दक्षिणतो रक्षागोचि रक्षागोचि दक्षिणतो दक्षिणतो रक्षागुस्य पाप रक्षागोचि दक्षिणतो दक्षिणतो रक्षागुस्य पाक्षागुस्य पाप रक्षागोचि रक्षागुस्य पहन्ति हन्त्य रक्षागोचि रक्षागुस्य पहन्ति अपहन्ति हन्त्य पापहन्ति पञ्च पञ्च हन्त्य पापहन्ति पञ्च पञ्च पञ्च हन्ति हन्ति पञ्च पश्चात् पश्चात् पञ्च पञ्च पश्चात् पश्चात् पञ्च पञ्च पश्चात् प्राचीः प्राचीः पश्चात् पञ्च पञ्च पश्चात् प्राचीः प्राचीः प्राचीः पश्चात् पश्चात् प्राचीरुपोपप्राचीः पश्चात् पश्चात् प्राचीरुपा प्राचीरुपोपप्राचीः प्राचीरुपदधाति दधात्युपप्राचीः प्राचीरुपदधाति दधाति दधात्युपोपदधाति पश्चात् पश्चात् दधात्युपोपदधाति पश्चात् पश्चात् पश्चात् दधाति दधाति पश्चात् वै वै पश्चात् दधाति दधाति पश्चात् वै पश्चात् वै वै पश्चात् पश्चात् वै प्राचीनम् प्राचीनम् वै पश्चात् पश्चात् वै प्राचीनम् वै प्राचीनम् प्राचीनम् वै वै प्राचीनघोरेतो रेतः प्राचीनम् वै वै प्राचीनघोरेतः प्राचीनघोरेतो रेतः प्राचीनम् प्राचीनघोरेतो धीयते धीयते रेतः प्राचीनम् प्राचीनघोरेतो धीयते धीयते धीयते रेतो रेतो धीयते पश्चात् पश्चात् धीयते रेतो रेतो धीयते पश्चात् धीयते पश्चात् पश्चात् धीयते धीयते पश्चादेवैव पश्चात् धीयते धीयते पश्चादेव पश्चादेव एवैव पश्चात् पश्चादेवास्मा अस्मा एव पश्चात् पश्चादेवास्मै एवास्मा अस्मा एवैवास्मै प्राचीनम् प्राचीनमस्मा एवैवास्मै प्राचीनम् अस्मै प्राचीनम् प्राचीनमस्मा अस्मै प्राचीनगोरे दोरेतः प्राचीनमस्मा अस्मै प्राचीनगोरेतः प्राचीनगोरे दोरेतः प्राचीनम् प्राचीनगोरेतो दधाति दधाति रेतः प्राचीनम् प्राचीनगोरेतो दधाति रेतो दधाति दधाति रेतो रेतो दधाति पञ्च पञ्च दधाति रेतो रेतो दधाति पञ्च दधाति पञ्च पञ्च दधाति दधाति पञ्च पश्चात् पुरस्तात् पञ्च दधाति दधाति पञ्च पुरस्तात् पञ्च पुरस्तात् पुरस्तात् पञ्च पञ्च पुरस्तात् प्रतीचि प्रतीचि पुरस्तात् पञ्च पञ्च पुरस्तात् प्रतीचिः पुरस्तात् प्रतीचिः प्रतीचिः पुरस्तात् पुरस्तात् प्रतीचिर्भोप प्रतीचिः पुरस्तात् पुरस्तात् प्रतीचिर्भोप प्रतीचिः प्रतीचिरुपदधाति दधात्युप प्रतीचिः प्रतीचिरुपदधाति दधाति दधात्युपोपदधाति पञ्च पञ्च दधात्युपोपदधाति पञ्च दधाति पञ्च पञ्च दधाति दधाति पञ्च पश्चात् पश्चात् पञ्च दधाति दधाति पञ्च पश्चात् पञ्च पश्चात् पश्चात् पञ्च पञ्च पश्चात् प्राचीः प्राचीः पश्चात् पञ्च पञ्च पश्चात् प्राचीः पश्चात् प्राचीः प्राचीः पश्चात् पश्चात् प्राचीस्तस्मात् तस्मात् प्राचीः पश्चात् पश्चात् प्राचीस्तस्मात् प्राचीस्तस्मात् तस्मात् प्राचीः प्राचीस्तस्मात् प्राचीनम् प्राचीनम् तस्मात् प्राचीः प्राचीस्तस्मात् प्राचीनम् तस्मात् प्राचीनम् प्राचीनम् तस्मात् तस्मात् प्राचीनगोरेतो रेतः प्राचीनम् तस्मात् तस्मात् प्राचीनगोरेतः प्राचीनगोरेतो रेतः प्राचीनम् प्राचीनगोरेतो धीयते धीयते रेतः प्राचीनम् प्राचीनगोरेतो धीयते रेतो धीयते धीयते रेतो रेतो धीयते प्रतीचिः प्रतीचिः धीयते रेतो रेतो धीयते प्रतीचिः धीयते प्रतीचिः प्रतीचिर्धीयते धीयते प्रतीचिः प्रजा प्रजा प्रतीचिर्धीयते धीयते प्रतीचिः प्रजा प्रतीचिः प्रजा प्रजा प्रतीचिः प्रतीचिः प्रजा जायन्ते जायन्ते प्रजा प्रतीचिः प्रतीचिः प्रजा जायन्ते जायन्ते जायन्ते प्रजा प्रजा जायन्ते पञ्च पञ्च जायन्ते प्रजा प्रजा जायन्ते पञ्च प्राजायन्ते पञ्च पञ्च जायन्ते जायन्ते पञ्चोत्तरतः उत्तरतः पञ्च जायन्ते जायन्ते पञ्चोत्तरतः उत्तरतः उत्तरतः पञ्च पञ्चोत्तरतश्छन्दस्याश्छन्दस्य उत्तरतः पञ्च पञ्चोत्तरतश्छन्दस्याश्छन्दस्य उत्तरतः उत्तरतश्छन्दस्य पशवः पशवश्छन्दस्य उत्तरतः उत्तरतश्छन्दस्य पशवः तरत इत्युत्तरतः पशवः पशवश्छन्दस्य छन्दस्य पशवो वै वै पशवश्छन्दस्य छन्दस्य पशवो वै पशवो वै वै पशवः पशवो वै छन्दस्य छन्दस्य वै पशवः पशवो वै छन्दस्य छन्दस्य छन्दस्य वै वै छन्दस्य पशून् पशून् छन्दस्य वै वै छन्दस्य पशून् छन्दस्य पशून् पशून् छन्दस्य छन्दस्य पशूनेवैव पशून् छन्दस्य छन्दस्य पशूनेव पशूनेवैव पशून् पशूनेव प्रजातान् प्रजातानेव पशून् पशूनेव प्रजातानेव प्रजातान् प्रजातानेवैव प्रजातान् स्वग्स्वम् प्रजातानेवैव प्रजातान् स्वम् प्रजातान् स्वग्स्वम् प्रजातान् प्रजातान् स्वमायतनमायतनग्स्वम् प्रजातान् प्रजातान् स्वमायतनम् प्रजातानिति प्राजातान् स्वमायतनमायतनग्स्वग्स्वमायतनमभ्यायतनग्स्वग्स्वमायतनमभियायतनमभ्या अभ्यायतनमा यतनमित्यायतनमभिपरिपर्योहत ऊहते पर्यभ्यभिपर्योहते पर्योहत ऊहते परिपर्योहत इयमियमोहते परिपर्योहत इयम् ऊहत इयमियमोहत ऊहत इयम् वै वा इयमोहत ऊहत इयम् वै इयम् वै वा इयमियम् वा अग्नेरग्नेर्वा इयमियम् वा अग्ने अग्नेरग्नेर्वै वा अग्नेरतिदाहादतिदाहादग्नेर्वै वा अग्नेरतिदाहादग्नेरग्नेरतिदाहाद बिभेद बिभेदतिदाहादग्नेरग्नेरतिदाहाद बिभेदाहाद बिभेद बिभेदतिदाहादतिदाहाद बिभेत् सा सा बिभेदतिदाहादतिदाहाद बिभेत् सादिदाहादित्यति दाहाद् सा सा बिभेद बिभेत् सैता एताः सा बिभेद बिभेत् सैता एताः सा सैता अपस्या अपस्या एताः सा सैता अपस्या एता अपस्या अपस्या एता एता अपस्या अपश्यत अपश्यत अपस्या एता एता अपस्या अपश्यत् अपस्या अपश्यत अपश्यत अपस्या अपस्या अपश्यत्तास्ता अपश्यत अपस्या अपस्या अपश्यत्तास्ता अपश्यत अपश्यत्ता उपोपता अपश्यत अपश्यत्ता उपा उपोपतास्ता उपाधत्ता धत्तोपतास्ता उपाधत्ता उपाधत्ता धत्तो गोपाधत्त ततस्ततो धत्तो गोपाधत्त ततः ततस्ततो धत्ता धत्त ततो वै वै ततो धत्ता धत्त ततो वै वै वै ततस्ततो वा इमामिमां वै ततस्ततो वा इमामिमां वै वा इमान्ननेमां वै वा इमान्नानेमामिमान्नात्यतिनेमामिमान्नाति नात्यतिननात्यदहदहदतिननात्यदहत्यदहद्यद्यदहदत्यत्यदहद्यद्यदहद्यद्यदहदहद्यदपस्या अपस्या यददहदहद्यदपस्या उपदधाच्युपदधाच्यपस्या यद्यदपस्या उपदधाति अपस्या उपदधाच्युपदधाच्यपस्या अपस्या उपदधात्यस्या अस्या उपदधाच्यपस्या अपस्या उपदधात्यस्या अस्या उपदधाच्युपदधाच्यस्या अनदिदाहायानदिदाहायास्या उपदधाच्युपदधात्यस्या अनदिदाहायाद्युपदधात्यस्या अनदिदाहायानदिदाहायास्या अस्या अनदिदाहायो वाचो वाचानदिदाहायास्या अस्या अनदिदाहायो वाच अनदिदाहायो वाचो वाचानदिदाहायानदिदाहायो वाच हो वाचानदिदाहायानदिदाहायो वाच अनदिदाहायेत्यनदिदाहाया वाच हो वाचो वाच हेयमियगो हो वाचो वाच हेयम् हेयमियगुह हेयमदददियगुह हेयमदत् यमददददियमियमददिति ददियमियमददित् अददिति ददददित् स स इददददित् सः स इदित्स ब्रह्मणा ब्रह्मणा स इदित्स ब्रह्मणा ब्रह्मणा ब्रह्मणा स ब्रह्मणान्नम् ब्रह्मणा स ब्रह्मणान्नम् ब्रह्मणान्नमन्नम् ब्रह्मणा ब्रह्मणान्नय्यस्येस्यान्नम् ब्रह्मणा ब्रह्मणान्नय्यस्यान्नमन्नय्यस्यैता एतायस्यान्नमन्नय्यस्यैताः उपधीयान्ता उपधीयान्ता एतायस्यैता उपधीयान्तैयो य उपधीयान्ता एता उपधीयान्तैयो य उपधीयान्ता उपधीयान्तय उभूय उपधीयान्ता उपधीयान्तय उपधीयान्ता इत्युपाधीयान्तैय उभूयो य उचचो यो य उचैनाश्चैना एवमेव मेनाश्चैना एवम् एवं वेदद्वेददेवमेना एना एवं वेदत् एवं वेदद्वेददेवमेवं वेददिति वेददेवमेवं वेददिति वेददिति वेदद्वेददिति प्राणभृतः प्राणभृत इति वेदद्वेददिति प्राणभृतः प्राणभृतः प्राणभृत इति प्राणभृत उपोप प्राणभृत इति प्राणभृत उप प्राणभृत उपोप प्राणभृतः प्राणभृत उपदधाति दधात्युप प्राणभृतः प्राणभृत उपदध दधाति प्राणभृत इति प्राणभृतः दधाति दधात्युपोपदधाति रेतसि रेतसि दधात्युपोपदधाति रेतसि दधाति रेतसि रेतसि दधाति दधाति रेतस्यैव रेतसि दधाति दधाति रेतस्यैव रेतस्यैव रेतसि रेतस्यैव प्राणान् प्राणानेव रेतसि रेतस्यैव प्राणानेव प्राणान् प्राणानेवैव प्राणान् दधाति दधाति प्राणानेवैव प्राणान् दधाति प्राणान् दधाति दधाति प्राणान् प्राणान् दधाति तस्मात् तस्मात् दधाति प्राणान् प्राणान् दधाति तस्मात् प्राणानिति प्राणात् तस्मात् तस्मात् दधाति दधाति तस्माद्वदनु वदन् तस्मात् दधाति दधाति तस्माद्वदन् तस्मात् वदन् वदन् तस्मात् तस्मात् वदन् प्राणन् प्राणन् वदन् तस्मात् तस्मात् वदन् प्राणन् वदन् प्राणन् प्राणनु वदनु वदन् प्राणन् पश्यन् पश्यन् प्राणनु वदनु वदन् प्राणन् पश्यन् प्राणन् पश्यन् पश्यन् प्राणन् प्राणन् पश्यन् शृण्वन् शृण्वन् पश्यन् प्राणन् प्राणन् पश्यन् शृण्वन् प्राणन्निति प्राणन् पश्यन् शृण्वन् शृण्वन् पश्यन् पश्यन् शृण्वन् पशुः पशु शृण्वन् पश्यन् पश्यन् शृण्वन् पशुः शृण्वन् पशुः पशु शृण्वन् शृण्वन् पशुर्जायते जायते पशु शृण्वन् शृण्वन् पशुर्जायते पशुर्जायते जायते पशुः पशुर्जायते यमयम् जायते पशुः पशुर्जायते यम् जायते यमयम् जायते जायते यम् पुरः पुरोयम् जायते जायते यम् पुरः अयम् पुरः पुरोयमयम् पुरो भुवो भुवः पुरोयमयम् पुरो भुवः भुवो भुवः पुरः पुरो भुव इति भुवः पुरः पुरो भुव इति भुवो भुव इति पुरस्तात् पुरस्तादिति भुवो भुव इति पुरस्तात् पुरस्तात् पुरस्तादिति पुरस्तादुपोप पुरस्तादिति पुरस्तादुपास्तादुपोप पुरस्तात् पुरस्तादुप दधाति दधात्युप पुरस्तात् पुरस्तादुप दधाति उपदधाति दधात्युपोप दधाति प्राणम् प्राणम् दधात्युपोप दधाति प्राणम् दधाति प्राणम् प्राणम् दधाति दधाति प्राणमेवैव प्राणम् दधाति दधाति प्राणमेव प्राणमेवैव प्राणम् प्राणमेवैताभिरेताभिरेव प्राणम् प्राणमेवैताभिः प्राणमिति प्राणम् एवैताभिरेताभिरेवैताभिर्दाधारदाधारैताभिरेवैताभिर्दाधारायताभिर्दाधारदाधारैताभिरेताभिर्दाधारायमयम् दाधारैताभिरेताभिर्दाधारायम् दाधारायमयन्दाधारदाधारायम् दक्षिणा दक्षिणायम् दाधारदाधारायम् दक्षिणायम् दक्षिणा दक्षिणायमयम् दक्षिणा विश्वकर्मा विश्वकर्मा दक्षिणायमयम् दक्षिणा विश्वकर्मा दक्षिणा विश्वकर्मा विश्वकर्मा दक्षिणा दक्षिणा विश्वकर्मेतीति विश्वकर्मा दक्षिणा दक्षिणा विश्वकर्मेति विश्वकर्मेतीति विश्वकर्मा विश्वकर्मेति दक्षिणतो दक्षिणत इति विश्वकर्मा विश्वकर्मेति दक्षिणतः विश्वकर्मेति विश्वकर्मा दक्षिणतो दक्षिणत इति दक्षिणतो मनो मनो दक्षिणत इति दक्षिणतो मनः दक्षिणतो मनो मनो दक्षिणतो दक्षिणतो मन एवैव मनो दक्षिणतो दक्षिणतो मन एव एवैव मनो मन एवैताभिरेताभिरेव मनो मन एवैताभिः एवैताभिरेताभिरेवैताभिर्दाधारदाधारैताभिरेवैताभिर्दाधारायताभिर्दाधारायमयन्दाधारदाधारैताभिरेताभिर्दाधारायम् दाधारायमयन्दाधारदाधारायम् पश्चात् पश्चादयन्दाधारदाधारायम् पश्चादयम् पश्चात् पश्चादयमयम् पश्चात् विश्वव्यथा विश्वव्यथा पश्चादयमयम् पश्चात् विश्वव्यथात् विश्वव्यजा विश्वव्यजाः पश्चात् पश्चात् विश्वव्यजा इति विश्वव्यजाः पश्चात् पश्चात् विश्वव्यजा इति विश्वव्यजा इति विश्वव्यजा विश्वव्यथा इति पश्चात् पश्चादिति विश्वव्यथा विश्वव्यजा इति पश्चात् विश्वव्यजा इति विश्वव्यजा पश्चात् पश्चादिति पश्चाच्चक्षुश्चक्षुः पश्चादिति पश्चाच्चक्षुः पश्चाच्चक्षुश्चक्षुः पश्चात् पश्चाच्चक्षुरेवैव चक्षुः पश्चात् पश्चाच्चक्षुरेव चक्षुरेवैव चक्षुश्चक्षुरेवैताभिरेताभिरेव चक्षुश्चक्षुरेवैताभिः एवैताभिरेताभिरेवैताभिर्दाधारदाधारैताभिरेवैताभिर्दाधारायताभिर्दाधारदाधारैताभिरेताभिर्दाधारेदमिदन्दाधारैताभिरेताभिर्दाधारेदम् आधारेदमिदन्ताधारदाधारेदमुत्तरादुत्तरादिदन्ताधारदाधारेदमुत्तरादुत्तरादिदमिदमुत्तरात् सुवस्वरुत्तरादिदमिदमुत्तरात् सुवः सुवस्वरुत्तरादुत्तरात् सुवरिति सुवरुत्तरादुत्तरात् सुवरिति तरादि विद्युत् सुवस्वरित्युत्तरत उत्तरत इति सुवस्वरित्युत्तरतः इत्युत्तरत उत्तरत इतीत्युत्तरत श्रोत्रश्रोत्रमुत्तरत इतीत्युत्तरत श्रोत्रम् उत्तरत श्रोत्रश्रोत्रमुत्तरत उत्तरत श्रोत्रमेवैव श्रोत्रमुत्तरत उत्तरत श्रोत्रमेव करत इत्युतः श्रोत्रमेवैव श्रोत्रज्ञश्रोत्रमेवैताभिरेताभिरेव श्रोत्रज्ञश्रोत्रमेवैताभिः एवैताभिरेताभिरेवैवैताभिर्दाधारदाधारैताभिरेवैवैताभिर्दाधारेयमियन्दाधारैताभिरेताभिर्दाधारेयम् आधारेयमियन्दाधारदाधारेयमुपर्युपरीयन्दाधारदाधारेयमुपरीयमुपर्युपरीयमियमुपरिमतिर्मतिरुपरीयमियमुपरिमतिः मतिरुपर्युपरिमतिरिदीति भरद्वाजो या भरद्वाजस्ताभिस्ताभिर्भरद्वाजो या भरद्वाजो याया भरद्वाजो भरद्वाजो या प्रतीचीः प्रतीचीर्या भरद्वाजो भरद्वाजो या प्रतीचीः प्रतीचीः प्रतीचीर्या प्रतीचीस्ताभिस्ताभिः प्रतीचीर्या प्रतीचीस्ताभिः प्रतीचीस्ताभिस्ताभिः प्रतीचीः प्रतीचीस्ताभिर्विश्वामित्रो विश्वामित्रस्ताभिः प्रतीचीः प्रतीचीस्ताभिर्विश्वामित्रस्ताभिर्विश्वामित्रो विश्वामित्रस्ताभिस्ताभिर्विश्वामित्रो या विश्वामित्रस्ताभिस्ताभिर्विश्वामित्रो यामित्रो या विश्वामित्रो विश्वामित्रो या उदीचीरुदीचीर्या विश्वामित्रो विश्वामित्रो या उदीची विश्वामित्र इति विश्वामित्रः या उदीचीरुदीचीर्या या उदीचीस्ताभिस्ताभिरुदीचीर्या या उदीचीस्ताभिः उदीचीस्ताभिस्ताभिरुदीचीरुदीचीस्ताभिर्जमदग्निर्जमदग्निस्ताभिरुदीचीरुदीचीस्ताभिर्जमदग्निः जमदग्निर्जमदग्निस्ताभिस्ताभिर्जमदग्निर्या ऊर्ध्वा ऊर्ध्वा या जमदग्निर्जमदग्निर्या ऊर्ध्वा ऊर्ध्वा ऊर्ध्वा या ऊर्ध्वास्ताभिस्ताभिरूर्ध्वायाया ऊर्ध्वास्ताभिर्ध्वा ऊर्ध्वास्ताभिर्विश्वकर्मा विश्वकर्माताभिरूर्ध्वा ऊर्ध्वास्ताभिर्विश्वकर्माभिर्विश्वकर्मा विश्वकर्माताभिस्ताभिर्विश्वकर्मायोविश्वकर्माताभिस्ताभिर्विश्वकर्मायः मेता सामृद्धिमृद्धिमेता सा मेता सामृद्धिम् वेद वेदर्थिमेता सा मेता सामृद्धिम् वेदर्थिम् वेद वेदर्थिमृद्धिम् वेदर्थोच्युर्ध्नोति वेदर्थिमृद्धिम् वेदर्थ्नोति वेदर्थ्नोच्युर्ध्नोति वेद वेदर्थ्नोत्येवैवर्ध्नोति वेद वेदर्थ्नोत्येव नोत्येवैवर्ध्नोत्युर्ध्नोत्येव यो य एवर्ध्नोत्युर्ध्नोत्येव यः एव यो य एवैव य आसामासाय एवैव य आसामासायो य आसामेवमेवमासामेवम् बन्धुताम् बन्धुतामेवमासामासामेवम् बन्धुताम् बन्धुताम् बन्धुतामेवमेवम् बन्धुताम् वेद वेद बन्धुतामेवमेवम् बन्धुताम् वेद बन्धुताम् वेद वेद बन्धुताम् बन्धुताम् वेद बन्धुमान् बन्धुमान् वेद बन्धुताम् बन्धुताम् वेद बन्धुमान् वेद बन्धुमान् बन्धुमान् वेद वेद बन्धुमान् भवति भवति बन्धुमान् वेद बन्धुमान् भवति भवति बन्धुमान् बन्धुमान् भवति यो यो भवति बन्धुमान् बन्धुमान् भवति यो भवति भवति आसामासायो य आसामेवम् आसामेवमेवमासामासामेवम् क्लुप्तिम् क्लुप्तिमेवमासामासामेवम् क्लुप्तिम् क्लुप्तिम् क्लुप्तिमेवमेवम् क्लुप्तिम् वेद वेद क्लुप्तिमेवमेवम् क्लुप्तिम् वेद वेद क्लुप्तिम् क्लुप्तिम् वेद कल्पते कल्पते वेद क्लुप्तिम् क्लुप्तिम् वेद कल्पते वेद कल्पते कल्पते वेद वेद कल्पते स्मास्मै कल्पते वेद वेद कल्पते स्मै कल्पते स्मास्मै कल्पते कल्पते स्मै यो योऽस्मै कल्पते कल्पते स्मै यः स्मै यो योऽस्मास्मै आसामासायोऽस्मास्मै आसामासायो य आसामेवमेवमासायो य आसामेवम् आसामेवमेवमासामासामेवमायतनमायतनमेवमासामासामेवमायतनमेवमायतनमायतनमेवमेवमायतनम् वेद वेदायतनमेवमेवमायतनम् वेदायतनम् वेद वेदायतनमायतनम् वेदायतनवानायतनवान् वेदायतनमायतनम् वेदायतनवानायतनमित्यायतनम् वेदायतनवानायतनवान् वेद वेदायतनवान् भवति भवत्यायतनवान् वेद वेदायतनवान् भवति आयतनवान् भवति भवत्यायतनवानायतनवान् भवति यो यो भवत्यायतनवानायतनवान् भवति आयतनवानित्यायतना भवति यो यो भवति भवति य आसामासां यो भवति भवति य आसामासां यो य आसामेवमेव मासां यो य आसामेवमासामेवमेव मासामासामेवं प्रतिष्ठां प्रतिष्ठामेव मासामासामेवं प्रतिष्ठां प्रतिष्ठां प्रतिष्ठामेवमेवं प्रतिष्ठां वेद वेद प्रतिष्ठामेवमेवं प्रतिष्ठां वेद प्रतिष्ठां वेद वेद प्रतिष्ठां प्रतिष्ठां वेद प्रति प्रतिवेद प्रतिष्ठां प्रतिष्ठां वेद प्रतिष्ठामिति प्रतिष्ठा प्रति प्रतिवेद वेद प्रत्येवैव प्रतिवेद वेद प्रत्येव प्रत्येवैव प्रति प्रत्येव तिष्ठति तिष्ठत्येव प्रति प्रत्येव तिष्ठति तिष्ठति तिष्ठत्येवैव तिष्ठति प्राणभृतः प्राणभृतस्तिष्ठत्येवैव तिष्ठति प्राणभृतः प्राणभृतः प्राणभृतस्तिष्ठति तिष्ठति प्राणभृत उपधायोपधाय प्राणभृतस्तिष्ठति तिष्ठति प्राणभृत उपधाय प्राणभृत उपधायोपधाय प्राणभृतः प्राणभृत उपधाय संयतः संयत उपधाय प्राणभृतः प्राणभृत उपधाय संयतः प्राणभृतः संयतः संयत उपधायोपधाय संयत उपोपसंयत उपधायोपधाय संयत उपाध्याय संयत उपोपसंयत संयत उपदधाति दधात्युपसंयत संयत उपदधाति संयत इति संयतः धात्युपोपदधाति प्राणान् प्राणान् दधात्युपोपदधाति प्राणादि प्राणान् प्राणान् दधाति दधाति प्राणानेवैव प्राणान् दधाति दधाति प्राणानेव प्राणानेवैव प्राणान् प्राणानेवास्मिन्नस्मिन्नेव प्राणान् प्राणानेवास्मिन्न प्राणानिति प्राणानेवास्मिन्नस्मिन्नेवैवास्मिन् धित्वा धित्वास्मिन्नेवैवास्मिन् धित्वा धित्वास्मिन्नस्मिन् धित्वा संयद्भिः संयद्भिर्धृत्वास्मिन्नस्मिन् धित्वा संयद्भिः धृत्वा संयद्भिः संयद्भ्यधृत्वा धृत्वा संयद्भिः सगौ सगौ संयद्भ्यधृत्वा धृत्वा संयद्भिः संयद्भिः सगौ सगौ संयद्भिः संयद्भिः संयच्छति यच्छति सगौ संयद्भिः संयद्भिः संयच्छति संयद्भिरिति संयद् संयच्छति यच्छति सगौ संयच्छति तत्तद्यच्छति सगौ संयच्छति यच्छति तत्तद्यच्छति यच्छति तत्संयदागो संयतान् तद्यच्छति यच्छति संयदागो संयतान् तत्संयदागो संयत्वगो संयत्वगो संयतान् तत्संयदागो संयत्वम् संयदागो संयत्वगो संयत्वगो संयदागो संयदागो संयत्वमथो अथो संयत्वगो संयदागो संयदागो संयत्वमथो संयतामिति संयत्वमथो अथो संयत्वगो संयत्वमथो प्राणे प्राणेऽथो संयत्वगो संयत्वमथो प्राणे संयत्वमिति संयत् त्वम् अथो प्राणे प्राणेऽथो अथो प्राण एवैव प्राणेऽथो अथो प्राण एव अथो इत्यथो प्राण एवैव प्राणे प्राण एवापानमपानमेव प्राणे प्राण एवापानम् प्राण इति प्राणे एवापानमपानमेवैवापानम् दधाति दधात्यपानमेवैवापानम् दधाति अपानम् दधाति दधात्यपानमपानम् दधाति तस्मात् दधात्यपानमपानम् दधाति तस्मात् अपानमित्यपानम् दधाति तस्मात् तस्मात् दधाति दधाति तस्मात् प्राणापानौ प्राणापानौ तस्मात् दधाति दधाति तस्मात् प्राणापानौ तस्मात् प्राणापानौ प्राणापानौ तस्मात् तस्मात् प्राणापानो सगो सम्प्राणापानो तस्मात् तस्मात् प्राणापानो सम्प्राणापानो सगो सम्प्राणापानो प्राणापानो सञ्चरतश्चरतः सम्प्राणापानो प्राणापानो सञ्चरतः प्राणापानाविति प्राणा अपानौ सञ्चरतश्चरतः सगो सञ्चरतो विशोचीर्विशोचीश्चरतः सगो सञ्चरतो विशोचीरतो विशोचीर्विशोचीश्चरतश्चरतो विशोचीरुपोपविशोचि श्चरतश्चरतो विशोचीरुपाशोचीरुपोपविशोचीर्विशोचीरुपदधाति दधात्युपविशोचीरुपदधाति तस्मात् तस्मात् दधात्युपोपदधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मात् विश्वञ्चौ विश्वञ्चौ तस्मात् दधाति दधाति तस्मात् विश्वञ्चौ तस्मात् विश्वञ्चौ विश्वञ्चौ तस्मात् तस्मात् विश्वञ्चौ प्राणापानौ प्राणापानौ प्राणापानौ विश्वञ्चौ तस्मात् तस्मात् विश्वञ्चौ प्राणापानौ विश्वञ्चौ प्राणापानौ प्राणापानौ विश्वञ्चौ विश्वञ्चौ प्राणापानौ यत् प्राणापानौ विश्वञ्चौ विश्वञ्चौ प्राणापानौ यत् प्राणापानौ यत् प्राणापानौ प्राणापानौ यद्वै वै यत् प्राणापानौ प्राणापानौ यद्वै प्राणापानाविति प्राणापानौ यद्वै वै यद्यद्वा अग्नेरग्नेर्वै यद्यद्वा अग्नेरग्नेर्वैव अग्नेरसंयतमसंयतमग्नेर्वैव अग्नेरसंयतम् अग्नेरसंयतमसंयतमग्नेरग्नेरसंयतमसुवर्ग्यमसुवर्ग्यमसंयतमग्नेरग्नेरसंयतमसुवर्ग्यम् असंयतमसुवर्ग्यमसुवर्ग्यमसंयतमसंयतमसुवर्ग्यमस्यास्यासुवर्ग्यमसंयतमसुवर्ग्यमस्यासंयतमित्यसं स्यासुवर्ग्यमसुवर्ग्यमस्य तत्तदस्यासुवर्ग्यमसुवर्ग्यमस्य तत् ृष्टुप् जगति जगति जगति तृष्टुप् तृष्टुप् जगत् जगत्यनुष्टुकनुष्टुक् जगदीतृष्टुप् तृष्टुप् जगत्यनुष्टुक् जगत्यनुष्टुकनुष्टुक् जगति जगत्यनुष्टुक् पङ्क्त्या पङ्क्त्यानुष्टुक् जगति जगत्यनुष्टुक् पङ्क्त्यानुष्टुक् पङ्क्त्या पङ्क्त्यानुष्टुकनुष्टुक् पङ्क्त्या सह सह पङ्क्त्यानुष्टुकनुष्टुक् पङ्क्त्या सह अनुष्टुकेत्यनुस्तुक् पङ्क्त्या सह सह पङ्क्त्या पङ्क्त्या सह बृहत्युष्टिहोष्णिः बृहति बृहत्युष्टिः ककुत्कुदुष्णिः बृहति बृहत्युष्णिः ककुदुष्णिः ककुत्कुदुष्णिहोष्णिः ककुत्सूजीभिः सूजीभिः ककुदुष्णिहोष्णिः ककुत्सूजीभिः ककुत्सूजीभिः शिम्यन्तु शिम्यन्तु सूजीभिः ककुत्ककुत्सूजीभिः शिम्यन्तु सूजीभिः शिम्यन्तु शिम्यन्तु सूजीभिः सूजीभिः शिम्यन्तु त्वात्वा शिम्यन्तु सूजीभिः सूजीभिः शिम्यन्तु त्वान्तु त्वात्वा शिम्यन्तु शिम्यन्तु त्वापदायाद्यपदाद्व्यपदाया चतुष्पदा चतुष्पदाया द्व्यपदाद्व्यपदाया चतुष्पदा चतुष्पदा चतुष्पदाया चतुष्पदात्रिपदाद्व्यपदा चतुष्पदाया चतुष्पदात्रिपदा चतुष्पदात्रिपदा त्रिपदा चतुष्पदा चतुष्पदात्रिपदाया यात्रिपदा चतुष्पदा चतुष्पदात्रिपदाया चतुष्पदेति चतुः त्रिपदायात्रिपदायात्रिपदाया च जयात्रिपदा त्रिपदाया च त्रिपदेति त्रिपदा या च जयाया च षट्पदा षट्पदा च याया च षट्पदा षट्पदा च षट्पदा त्रिपदेति षट्पदा सछन्दाया सछन्दा सछन्दाया च या सछन्दा सछन्दाया च छन्दा इति सा छन्दा च याया च विच्छन्दा विच्छन्दाश्च याया च विच्छन्दा विच्छन्दा विच्छन्दास्तद विच्छन्दा सूजेभिर्सूजेभिर्विच्छन्दास्तदविच्छन्दा सूजेभिच्छन्दा सूजेभिः सूजेभिर्विच्छन्दा विच्छन्दा सूजेभिः शिम्यन्तु शिम्यन्तु सूजेभिर्विच्छन्दा विच्छन्दा सूजेभिः शिम्यन्तु विच्छन्दा इति विच्छन्दा सूजेभिः शिम्यन्तु शिम्यन्तु सूजेभिः सूजेभिः शिम्यन्तु त्वात्वा शिम्यन्तु सूजेभिः सूजेभिः शिम्यन्तु त्वात्वा शिम्यन्तु शिम्यन्तु त्वानाम् निरेवतयो रेवतयो महानाम् निर्महानाम् निरेवतयो विश्वा विश्वा रेवतयो महानाम् निर्महानाम् निरेवतयो विश्वाम् निरिति महा रेवतयो विश्वा विश्वा रेवतयो रेवतयो विश्वा आशा आशा विश्वा रेवतयो रेवतयो विश्वा आशा विश्वा आशा आशा विश्वा विश्वा आशा प्रसूवरीः प्रसूवरीराशा विश्वा विश्वा आशा प्रसूवरी आशा प्रसूवरीः प्रसूवरीराशा आशा प्रसूवरी प्रसूवरीरिति प्रसूवरी मेघ्या विद्युतो विद्युतो मेघ्या मेघ्या विद्युतो वाचो वाचो विद्युतो विद्युतो वाचो वाचो विद्युतो विद्युतो वाच सूचीभिः सूचीभिर्वाचो विद्युतो विद्युतो वाच सूचीभिः विद्युत इति विद्युतः वाच सूचीभिः सूचीभिर्वाचो वाच सूचीभिः शिम्यन्तु शिम्यन्तु सूचीभिर्वाचो वाच सूचीभिः शिम्यन्तु सूचीभिः शिम्यन्तु शिम्यन्तु सूचीभिः सूचीभिः शिम्यन्तु त्वात्वा शिम्यन्तु सूचीभिः सूचीभिः शिम्यन्तु शिम्यन्तु त्वात्वा शिम्यन्तु शिम्यन्तु युज्यन्ते कर्मभिः कर्मभिर्युज्यन्ते युज्यन्ते कर्मभिः युज्यन्ते कर्मभिः कर्मभिर्युज्यन्ते युज्यन्ते कर्मभिः कर्मभिरिति कर्म अश्वस्य वाजिनो वाजिनो अश्वस्याश्वस्य वाजिनस्त्वचि त्वचि वाजिनोऽश्वस्याश्वस्य वाजिनस्त्वचि वाजिनस्त्वचि त्वचि वाजिनो वाजिनस्त्वचि सूचीभिः सूचीभिस्त्वचि वाजिनो वाजिनस्त्वचि सूचीभिः त्वचि सूचीभिः सूचीभिस्त्वचि त्वचि सूचीभिः शिम्यन्तु शिम्यन्तु सूचीभिस्त्वचि त्वचि सूचीभिः शिम्यन्तु सूचीभिः शिम्यन्तु शिम्यन्तु शिम्यन्तु सूचीभिः सूचीभिः शिम्यन्तु त्वा त्वा शिम्यन्तु सूचीभिः सूचीभिः शिम्यन्तु त्वा शिम्यन्तु त्वा त्वा शिम्यन्तु शिम्यन्तु त्वा नारीस्ते ते नारी नारीस्ते पत्नयः पत्नयस्ते नारीर्नारीस्ते पत्नयः ते पत्नयः पत्नयस्ते ते पत्नयो लोम लोम पत्नयस्ते ते पत्नयो लोम पत्नयो लोम लोम पत्नयः पत्नयो लोम विविलोम पत्नयः पत्नयो लोम विलोम विविलोम लोम विचिन्वन्तु चिन्वन्तु विलोम लोम विचिन्वन्तु चिन्वन्तु चिन्वन्तु विविचिन्वन्तु मनीषया मनीषया चिन्वन्तु विविचिन्वन्तु मनीषया चिन्वन्तु मनीषया मनीषया चिन्वन्तु चिन्वन्तु मनीषया मनीषयेति मनीषया देवानां पत्नीः पत्नीर्देवानां देवानां पत्नीर्दिशो दिश पत्नीर्देवानां देवानां पत्नीर्दिश पत्नीर्दिशो दिश पत्नीः पत्नीर्दिश सूचीभिः सूचीभिर्दिश पत्नीः पत्नीर्दिश सूचीभिः दिश सूचीभिः सूचीभिर्दिशो दिश सूचीभिः शिम्यन्तु शिम्यन्तु सूचीभिर्दिशो दिश सूचीभिः शिम्यन्तु सूचीभिः शिम्यन्तु शिम्यन्तु सूचीभिः सूचीभिः शिम्यन्तु त्वा त्वा शिम्यन्तु सूचीभिः सूचीभिः शिम्यन्तु त्वा शिम्यन्तु त्वा त्वा शिम्यन्तु शिम्यन्तु त्वारङ्गाङ्गविद्विदङ्गयवमन्तोऽयवमन्तोऽङ्गविद्विदङ्गयवमन्तः ऋतुधा परुः परुरुधर्तुधा परुष्यमितारश्यमितारः परुरुधः प्रधत्तुधा परुष्यमितारः परुष्यमितारः परुः परुष्यमितारो विविषमितारः परुः परुष्यमितारो विषमितारो विषमितारो विशासतु शासतु विषमितारश्यमितारो विशासतु शासतु शासतु विविशासतु शासत्विति शासतु संवत्सरस्य धाय सा संवत्सरस्य संवत्सरस्य धाय सा शिमे विषमे भृद्धाय सा संवत्सरस्य संवत्सरस्य धाय सा शिमेभिः संवत्सरस्य शिमेभिर्धाय साधाय सा शिमेभिः शिम्यन्तु शिम्यन्तु शिमेभिर्धाय साधाय सा शिमेभिः शिम्यन्तु शिमेभिः शिम्यन्तु शिम्यन्तु शिमेभिः शिमेभिः शिम्यन्तु त्वा शिम्यन्तु शिमेभिः शिमेभिः शिम्यन्तु त्वा शिम्यन्तु शिम्यन्तु दैव्या अध्वर्यवोद्धर्यवो दैव्या दैव्या अध्वर्यवस्त्वा त्वाध्वर्यवो दैव्या दैव्या अध्वर्यवस्त्वाध्वर्यवस्त्वाच्छन्तुच्छन्तुत्वाध्वर्यवोद्धर्यवस्त्वाच्छन्तु वाच्छन्तुच्छन्तु त्वाच्छन्तु विविच्छन्तु त्वाच्छन्तु विच्छन्तु विविच्छन्तुच्छन्तु विचच विच्छन्तुच्छन्तु विचच विविच शासतु शासतु च विविच शासतु शासतु शासतु च शासतु शासत्विति शासतु गात्राणि पर्वशः पर्वशो गात्राणि गात्राणि पर्वशस्ते ते पर्वशो गात्राणि गात्राणि पर्वशस्ते पर्वशस्ते ते पर्वशः पर्वशस्ते शिमाश्चिमास्ते पर्वशः पर्वशस्ते शिमाशैलि पर्वाक्षः शिमाश्चिमास्ते ते शिमा कृण्वन्तु कृण्वन्तु शिमास्ते ते शिमा कृण्वन्तु शिमाः कृण्वन्तु कृण्वन्तु शिमाः कृण्वन्तु शिम्यन्तः शिम्यन्तः कृण्वन्तु शिमाः कृण्वन्तु शिम्यन्तः कृण्वन्तु शिम्यन्तः शिम्यन्तः कृण्वन्तु कृण्वन्तु शिम्यन्तः शिम्यन्त इति शिम्यन्तः मासाः परोगोषि परोगुष्यर्थमासा अर्थमासाः परोगोषिते ते परोगुष्यर्थमासा अर्थमासाः परोगोषिते मासाः ते परोगोषि परोगोषिते मासा मासास्ते परोगोषि परोगोषिते मासा मासा मासास्ते ते मासाश्चन्दुच्छन्तु मासास्ते ते मासाश्चन्तु मासाश्चन्दुच्छन्तु मासा मासाश्चन्तु शिम्यन्तः शिम्यन्तश्चन्तु मासा मासाश्चन्तु शिम्यन्तः शन्तु शिम्यन्तः शिम्यन्तश्चन्दुच्छन्तु शिम्यन्तः शिम्यन्त इति शिम्यन्तः होरात्राणि मरुतो मरुतो होरात्राण्यहोरात्राणि मरुतो विलिष्टम् विलिष्टम् मरुतो होरात्राण्यहोरात्राणि मरुतो विलिष्टम् होरात्राणीत्यः रात्राणि मरुतो विलिष्टम् विलिष्टम् मरुतो मरुतो विलिष्टगुं सोदयन्तु सोदयन्तु विलिष्टम् मरुतो मरुतो विलिष्टगुं सोदयन्तु विलिष्टगुं सोदयन्तु सोदयन्तु विलिष्टम् विलिष्टगुं सोदयन्तु ते ते सोदयन्तु विलिष्टम् विलिष्टगुं सोदयन्तु ते विलिष्टम् सोदयन्तु ते ते सोदयन्तु सोदयन्तु ते ते पृथिवी पृथिवी तेऽन्तरिक्षेणान्तरिक्षेण ते पृथिवी पृथिवी तेऽन्तरिक्षेणान्तरिक्षेणान्तरिक्षेण तेऽन्तरिक्षेण वायुर्वायुरन्तरिक्षेण तेऽन्तरिक्षेण वायु अन्तरिक्षेण वायुर्वायुरन्तरिक्षेणान्तरिक्षेण वायुश्छिद्रम् छिद्रम् वायुरन्तरिक्षेणान्तरिक्षेण वायुश्छिद्रम् वायुश्छिद्रम् छिद्रम् वायुर्वायुश्छिद्रम् भिषज्यतु भिषज्यतु छिद्रम् वायुर्वायुश्छिद्रम् भिषज्यतु छिद्रम् भिषज्यतु भिषज्यतु छिद्रम् छिद्रम् भिषज्यतु भिषज्यत्विति भिषज्यतु यौस्ते ते द्यौर्जौस्ते नक्षत्रैर्नक्षत्रैस्ते द्यौर्जौस्ते नक्षत्रै नक्षत्रैर्नक्षत्रैस्ते ते नक्षत्रैः सह सह नक्षत्रैस्ते ते नक्षत्रैः सह नक्षत्रैः सह सह नक्षत्रैर्नक्षत्रैः सह रूपगो रूपगो सह नक्षत्रैर्नक्षत्रैः सह रूपम् सह रूपगो रूपगो सह सह रूपम् कृणोतु कृणोतु रूपगो सह सह रूपम् कृणोतु रूपम् कृणोतु कृणोतु रूपगो रूपम् कृणोतु साधुया साधुया कृणोतु रूपगो रूपम् कृणोतु साधुया साधुया साधुया कृणोतु कृणोतु साधुया साधुयेति साधुया शन्ते देशगुंशन्ते परेभ्यः परेभ्यस्तेशगुंशन्ते परेभ्यः परेभ्यः परेभ्यस्ते ते परेभ्यो गात्रेभ्यो गात्रेभ्यः परेभ्यस्ते ते परेभ्यो गात्रेभ्यः परेभ्यो गात्रेभ्यो गात्रेभ्यः परेभ्यः परेभ्यो गात्रेभ्यश्च गात्रेभ्यः परे एभ्यः परे एभ्यो गात्रे एभ्यश्यं गात्रे एभ्यश्य कुशं गात्रे एभ्यो गात्रे एभ्यश्यमस्त्वस्तु शङ्गात्रे एभ्यो गात्रे एभ्यश्यमस्तु शमस्त्वस्तु शगुंशमस्त्ववरेभ्यो वरेभ्यो अस्तु शगुंशमस्त्ववरेभ्यः अस्त्ववरेभ्यो वरेभ्यो अस्त्वस्त्ववरेभ्यः रेभ्य इत्यवरेभ्यः स्थभ्योस्तभ्यस्य गुंशमस्तभ्यो मध्यभ्यो मध्यभ्योस्तभ्यस्य गुंशमस्तभ्यो मध्यभ्यः अस्तभ्यो मध्यभ्यो मध्यभ्योस्तभ्योस्तभ्यो मध्यभ्यस्य गुंशं मध्यभ्योस्तभ्योस्तभ्यो मध्यभ्यस्यम् अस्तभ्य इत्यस्थाभ्यः मध्यभ्यस्य गुंशं मध्यभ्यो मध्यभ्यस्यमुघुशं मध्यभ्यो मध्यभ्यस्यमु मध्यभ्य इति मज्जाभ्यः शमुभुषगुंशमुदेत उषगुंशमुदे उभुदे तनुवे तनुवे त उभुदे तनुवे तनुवे तनुवे ते ते तनुवे भुवत् भुवत् तनुवे ते ते तनुवे भुवत् तनुवे भुवत् भुवत् तनुवे तनुवे भुवत् भुवदिति भुवत् इति पञ्चमकाण्डे द्वितीयप्रश्नस्य घनपाठः समाप्तः।